अथ पञ्चमकाण्डे द्वितीयप्रश्नस्य घनपाठः आरम्भः। विष्णुमुखा वै वै विष्णुमुखा विष्णुमुखा वै देवा देवा वै विष्णुमुखा विष्णुमुखा वै देवाः। विष्णुमुखा इति विष्णोर्मुखाः। वै देवा देवा वै वै देवाश्छन्दोभिश्छन्दोभिर्देवा वै वै देवाश्छन्दोभिः। देवाश्छन्दोभिश्छन्दोभिर्देवा देवाश्छन्दोभिरिमानिमाञ्छन्दोभिर्देवा देवाश्छन्दोभिरिमान् छन्दोभिरिमानिमान् छन्दोभिश्छन्दोभिरिमान् लोकान् लोकानिमान् छन्दोभिश्छन्दोभिरिमान् लोकान् छन्दोभिरिति छन्दः इमान् लोकान् लोकानिमानिमान् लोकाननपजय्यमनपजय्यम् लोकानिमानिमान् लोकाननपजय्यम् लोकाननपजय्यमनपजय्यन् लोकान् लोकाननपजय्यमभ्यानपजय्यन् लोकान् वै पृथिवी त्रैष्टुभम् अन्तरिक्षमन्तरिक्षम् त्रैष्टुभम् पृथिवी त्रैष्टुभमन्तरिक्षम् त्रैष्टुभमन्तरिक्षमन्तरिक्षम् जागति जागत्यन्तरिक्षम् त्रैष्टुभमन्तरिक्षम् जागति जागत्यन्तरिक्षमन्तरिक्षम् जागति द्यौर्द्यौर्जागत्यन्तरिक्षमन्तरिक्षम् जागति जागतेद्यौर्द्यौर्जागति जागति द्यौरानुष्टुभेरानुष्टुभेर्द्यौर्जागति जागति द्यौरानुष्टुभेरानुष्टभेर्द्यौर्द्यौरानुष्टभेर्दिशो दिश आनुष्टभेर्द्यौर्द्यौरानुष्टभेर्दिशः आनुष्टभेर्दिशो दिश आनुष्टभेरानुष्टभेर्दिशच्छन्दोभिश्चन्दोभिर्दिश आनुष्टभेरानुष्टभेर्दिशच्छन्दोभिष्टभेरित्यानोभिः दिशच्छन्दोभिश्छन्दोभिर्दिशोदिशच्छन्दोभिरेवैव छन्दोभिर्दिशोदिशच्छन्दोभिरेव छन्दोभिरेवैव छन्दोभिश्छन्दोभिरेवेमानिमानेव छन्दोभिश्छन्दोभिरेवेमा छन्दोभिरिति छन्दः ेवैवेमान् लोकान् लोकानिमानेवैवेमान् लोकान् इमान् लोकान् लोकानिमानिमान् लोकान् यथा पूर्वम् यथा पूर्वम् लोकानिमानिमान् लोकान् यथा पूर्वम् लोकान् यथा पूर्वम् यथा पूर्वम् लोकान् लोकान् यथा पूर्वमभ्यभि यथा पूर्वम् लोकान् लोकान् यथा पूर्वमभि यथा पूर्वमभ्यभि यथा पूर्वम् यथा पूर्वमभिजयति जयत्यभि यथा पूर्वम् यथा पूर्वमभिजयति पूर्वमिति यथा पूर्वम् अभिजयति जयत्यभ्यभिजयति प्रजापतिः प्रजापतिर्जयत्यभ्यभिजयति प्रजापतिः प्रजापतिः प्रजापतिर्जयति जयति प्रजापतिरग्निमग्निम् प्रजापतिर्जयति जयति प्रजापतिरग्निम् प्रजापतिरग्निमग्निम् प्रजापतिः प्रजापतिरग्निमसृजता सृजताग्निम् प्रजापतिः प्रजापतिरग्निमसृजता प्रजापतिरिति प्रजापतिः अग्निमसृजता सृजताग्निमग्निमसृजधसो सृजताग्निमग्निमसृजधसः सृजतासोऽस्मात्सोऽस्मात्सोऽस्मात्सोऽस्मात् सृष्टास्तोऽस्मात्सोऽस्मात् सृष्टः सृष्टस्मादस्मात्सृष्टः परान् परान् सृष्टोऽस्मादस्मात् सृष्टः परान् सृष्टः परान् परान् सृष्टः अग्नेरग्नेरन्वाहैतामेतामन्वाहाग्नेरग्नेरन्वाहान्वाहैतामेतामन्वाहाग्नेरग्नेरन्वाहान्वाहाग्नेरेवैवाग्नेरन्वाहान्वाहाग्नेरेवान्वाहेत्यनु आह अग्नेरेवैवाग्नेरग्नेरेवैतयैतयैवाग्नेरग्नेरेवैतया देवैतयैतयैवैवैतया अप्रियं प्रियमेतयैवैवैतया अप्रियं देवया अप्रियं प्रियं प्रियमेतयैतया प्रियम् धाम धाम प्रियमेतयैतया प्रियम् धाम प्रियम् धाम धाम प्रियम् प्रियम् धामा वावधाम प्रियम् प्रियम् धामा वावधाम धामा वृन्धे रुन्धे वधाम धामा वृन्धे वृन्धे रुन्धे वावरुन्ध ईश्वर ईश्वरो रुन्धे वावरुन्ध ईश्वरः ईश्वर ईश्वरो रुन्धे रुन्ध ईश्वरो वै वा ईश्वरो रुन्धे रुन्ध ईश्वरो वै ईश्वरो वै वा ईश्वर ईश्वरो वा एष वा ईश्वर ईश्वरो वा एषः एष वै वा एष पराङ्मराङ्गेष वै वा एष पराङ्गेष पराङ्मराङ्गेष एष पराङ् प्रदघः प्रदघः पराङ्गेष एष पराङ् प्रदघः प्रदघो यो यः प्रदघः प्रदघो यो विष्णुक्रमान् विष्णुक्रमान् यः प्रदघ प्रदघो यो विष्णुक्रमान् इति प्रादघः विष्णुक्रमान् विष्णुक्रमान् यो यो विष्णुक्रमान् क्रमदे क्रमदे विष्णुक्रमान् यो यो विष्णुक्रमान् क्रमदे क्रमान् क्रमते क्रमते विष्णुक्रमान् विष्णुक्रमान् क्रमते चतसृभिश्चतसृभिः क्रमते विष्णुक्रमान् विष्णुक्रमान् क्रमते चतसृभिः विष्णुक्रमानिति विष्णुक्रमान् क्रमते चतसृभिश्चतसृभिः क्रमते क्रमते चतसृभिराचतसृभिः क्रमते क्रमते चतसृभिराचतसृभिराचतसृभिश्चतसृभिरा वर्तते वर्तत आचतसृभिश्चतसृभिरा वर्तते चतसृभिरिति चतसृभिः आवर्तते वर्तत आवर्तते चत्वारि चत्वारि वर्तत आवर्तते चत्वारि चत्वारि चत्वारि वर्तते वर्तते चत्वारि छन्दागोषि छन्दागोषि चत्वारि वर्तते वर्तते चत्वारि छन्दागोषि चत्वारि छन्दागोषि छन्दागोषि चत्वारि चत्वारि छन्दागोषि छन्दागोषि छन्दागोषि छन्दागोषि खलु खलु छन्दागोषि छन्दागोषि खलु वै वै खलु छन्दागोषि छन्दागोषि खलु वै वै वै खलु खलु वा अग्नेरग्नेर्वै खलु खलु वा अग्ने अग्नेरग्नेर्वै वा अग्ने प्रिया प्रियाग्नेर्वै वा अग्ने प्रिया प्रिया प्रियाग्नेरग्नेः प्रियातनोस्तनोः प्रियाग्नेरग्नेः प्रियातनो प्रियातनोस्तनोः प्रिया प्रियातनो प्रियाम् प्रियान्तनोः प्रिया प्रियातनोः प्रियाम् प्रियाम् प्रियान्तनोस्तनोः प्रियामेवैव प्रियान्तनोस्तनोः प्रियामेव प्रियामेवैव प्रियाम् प्रियामेवास्यैव प्रियाम् प्रियामेवास्यैवैवास्य तनुवन्तनुवमस्यैवैवास्य तनुवम् अस्य धनुवम् धनुवमस्यास्य धनुवमभ्यभि धनुवमस्यास्य धनुवमभि धनुवमभ्यभि धनुवम् धनुवमभिपर्यावर्तते पर्यावर्ततेऽभि धनुवम् धनुवमभिपर्यावर्तते पर्यावर्तते पर्यावर्ततेभ्यभिपर्यावर्तते दक्षिणा दक्षिणा पर्यावर्ततेभ्यभिपर्यावर्तते दक्षिणा पर्यावर्तते दक्षिणा दक्षिणा पर्यावर्तते पर्यावर्तते दक्षिणा पर्यावर्तते पर्यावर्तते दक्षिणा पर्यावर्तते पर्यावर्तते दक्षिणा पर्यावर्तते पर्यावर्तत इति परि आवर्तते पर्यावर्तते पर्यावर्तते दक्षिणा दक्षिणा पर्यावर्तते स्वग्रस्त्वं पर्यावर्तते दक्षिणा दक्षिणा पर्यावर्तते स्वं पर्यावर्तते स्वग्रस्त्वं पर्यावर्तते पर्यावर्तते स्वमेवैव स्वं पर्यावर्तते पर्यावर्तते स्वमेव पर्यावर्तत इति परि आवर्तते स्वमेवैव स्वग्रस्वमेव वीर्यं वीर्यमेव स्वग्रस्वमेव वीर्यम् वीर्यमन्वनु वीर्यं वीर्यमनु पर्यावर्तते पर्यावर्तते नु वीर्यं वीर्यमनु पर्यावर्तते पर्यावर्तते पर्यावर्ततेऽन्वनु पर्यावर्तते तस्मात् तस्मात् पर्यावर्ततेऽन्वनु पर्यावर्तते तस्मात् पर्यावर्तते तस्मात् तस्मात् पर्यावर्तते पर्यावर्तते तस्मात् दक्षिणो दक्षिणस्तस्मात् पर्यावर्तते पर्यावर्तते तस्मात् दक्षिणः वर्तत इति परि आवर्तते तस्मात् दक्षिणो दक्षिणस्तस्मात् तस्मात् दक्षिणोऽर्थोऽर्थो दक्षिणस्तस्मात् तस्मात् दक्षिणोऽर्थः दक्षिणोऽर्थोऽर्थो दक्षिणो दक्षिणोऽर्थ आत्मन आत्मनोऽर्थो दक्षिणो दक्षिणोऽर्थ आत्मनः आत्मन आत्मनोऽर्थोऽर्थ आत्मनो वीर्यावत्तरो वीर्यावत्तर आत्मनोऽर्थोऽर्थ आत्मनो वीर्यावत्तरः आत्मनो वीर्यावत्तरो वीर्यावत्तर आत्मन आत्मनो वीर्यावत्तरोऽथो अथो वीर्यावत्तर आत्मन आत्मनो वीर्यावत्तरोऽथो वीर्यावत्तरोऽथो अथो वीर्यावत्तरो वीर्यावत्तरोऽथो आदित्यस्यादित्यस्याथो वीर्यावत्तरो वीर्यावत्तरोऽथो आदित्यस्य वीर्यावत्तर इति वीर्यावत्तरः अथो आदित्यस्यादित्यस्याथो अथो आदित्यस्यैवैवादित्यस्याथो अथो आदित्यस्यैवाथो इत्यथो आदित्यस्यैवैवादित्यस्यादित्यस्यैवावृतमावृतमेवादित्यस्यादित्यस्यैवावृतम् एवावृतमावृतमेवैवावृतमन्वन्वावृतमेवैवावृतमनु पर्यावर्तते पर्यावर्ततेऽन्वावृतमावृतमनु पर्यावर्तते आवृतमित्यावृतम् अनुपर्यावर्तते पर्यावर्तरेन्मनुपर्यावर्तते शुनस्येपुंशुनस्येवम् पर्यावर्तदेन्मनुपर्यावर्तते शुनस्येवम् पर्यावर्तते शुनस्येपुंशुनस्येवम् पर्यावर्तते शुनस्येपमाजीगर्तिमाजीगर्तिगुंशुनस्येवम् पर्यावर्तते पर्यावर्तते शुनस्येपमाजीगर्तिम् पर्यावर्तत इति परि आवर्तते शुनस्येपमाजीगर्तिमाजीगर्तिगुंशुनस्येपगुंशुनस्ये पमाजीगर्तिम् वरुण वरुण आजीगर्तिगुंशनश्चेपगुंशनश्चेपमाजीगर्तिम् वरुणः आजीगर्तिम् वरुण वरुण आजीगर्तिमाजीगर्तिम् वरुणो गृह्णात् गृह्णात् वरुण आजीगर्तिमाजीगर्तिम् वरुणो गृह्णात् गृह्णात् गृह्णात् वरुणो वरुणो गृह्णात् ससो गृह्णात् वरुणो वरुणो गृह्णात् सः गृह्णात् ससो गृह्णात् गृह्णात् स एतामेता गुंसो गृह्णात् गृह्णात् स एतामेतागुंस एताम् वारुणीम् वारुणीमेतागुंस एताम् वारुणी एताम् वारुणीम् वारुणीमेतामेताम् वारुणीमपश्यद पश्यद्वारुणीमेतामेताम् वारुणीमपश्यद वारुणीमपश्यद पश्यद्वारुणीम् वारुणीमपश्यत्तयातया पश्यद्वारुणीम् वारुणीमपश्यत्तया पश्यत्तयातया पश्यद पश्यत्तया वै वैतया पश्यद पश्यत्तया वै वै वैतयातया वै स वैतयातया वै सह वै स आत्मानमात्मानगुंस वै वै स आत्मानम् आत्मानमात्मानगुंस आत्मानम् वर्णपाशात् वर्णपाशादात्मानगुंस आत्मानम् वर्णपाशात् आत्मानम् वर्णपाशात् वर्णपाशादात्मानमात्मानम् वर्णपाशाद मुञ्चद मुञ्चद् वर्णपाशादात्मानमात्मानम् वर्णपाशाद मुञ्चद् पाशाद मुञ्चद मुञ्चत् वर्णपाशात् वर्णपाशाद मुञ्चत् वर्णो वर्णो मुञ्चत् वर्णपाशात् वर्णपाशाद वरुणपाशादिति वरुण पाशाद वरुण वरुण मुञ्चद मुञ्चत् वरुण वै वै वरुण मुञ्चद मुञ्चत् वरुण वै वै वै वरुण वरुण वा एतमेतम् वै वरुण वरुण वा एतम् एतमेतम् वै वा एतम् गृह्णाति गृह्णात्येतम् वै वा एतम् गृह्णाति एतम् गृह्णाति गृह्णात्येतमेतम् गृह्णाति यो यो गृह्णात्येतमेतम् गृह्णाति यः यो यो गृह्णाति गृह्णाति ुखामुखान्यो गृह्णाति गृह्णाति य उखा उखामुखान्यो य उखाम् प्रतिमुञ्चते प्रतिमुञ्चत उखान्यो य उखाम् प्रतिमुञ्चते उखाम् प्रतिमुञ्चते प्रतिमुञ्चत उखामुखाम् प्रतिमुञ्चत उदुत्प्रतिमुञ्चत उखामुखाम् प्रतिमुञ्चत उदुमुञ्चत उदुत्प्रतिमुञ्चते प्रतिमुञ्चत उदुत्तममुत्तममुत्प्रतिमुञ्चते प्रतिमुञ्चत उदुत्तमम् प्रतिमुञ्चत इति प्रतिमुञ्चते ममुदुत्तमम् वरुण वरुणोत्तममुदुत्तमम् वरुण वरुण वरुणोत्तममुत्तमम् वरुण पाशम् पाशम् वरुणोत्तममुत्तमम् वरुण पाशम् उत्तमविद्युदुत्तमम् वर्णपाशम् पाशम् वर्णवर्णपाशमस्मदस्मत् पाशम् वर्णवर्णपाशमस्मत् पाशमस्मदस्मत् पाशम् पाशमस्मदितीत्यस्मत् पाशम् पाशमस्मदितीत्यस्मदस्मदित्याहाहेत्यस्मदस्मदित्याहात्मानमात्मानमाहेदीत्याहात्मानम् ैतयैतयैवात्मानमात्मानमेवैतयैतयैवात्मानमात्मानमेवैतयैतयैतयैतयावरुणपाशात्वरुणपाशादेतयैतयैवैतयावरुणपाशान्मुञ्चति वरुणपाशाद्वरुणपाशान्मुञ्चत्या वरुणपाशादिति वरुणपाशाद्यामुञ्चति मुञ्चत्या त्वामुञ्चति मुञ्चत्या त्वाहारुषमहारुषमित्याहारुषमहारुषमित्याहारुषमहारुषमित्याहेत्यहारुषमहारुषमित्याह ह्येन मेन गोहिह्येन गोहरति हरत्येन गोहिह्येन गोहरति अस्मिन् राष्ट्रगो राष्ट्रमस्मिन्नस्मिन् राष्ट्रमध्यधिराष्ट्रमस्मिन्नस्मिन् राष्ट्रमधि राष्ट्रमध्यधिराष्ट्रगो राष्ट्रमधिश्रयश्रयाधिराष्ट्रगो राष्ट्रमस्मिन्नस्मिन् राष्ट्रमध्यधिराष्ट्रम् अस्मिन् राष्ट्रगो राष्ट्रमस्मिन्नस्मिन् रोमकरकर्ध्रोमस्मिन्नस्मिन् रोमकः रोमकरकर्ध्रवं ध्रुवमकलियं यमकध्रुवं ध्रुवमकलियम् अकर्यं यमकरकर्यं कामयेत कामयेत यमकरकर्यं कामयेत कामयेत कामयेत यं यं कामयेत राष्ट्रगो राष्ट्रं कामयेत यं य कामयेत राष्ट्रकम् राष्ट्रम् कामयेत कामयेत राष्ट्रज्ञ स्यात् स्यात् राष्ट्रम् कामयेत कामयेत राष्ट्रज्ञ स्यात् राष्ट्रज्ञ स्यात् स्यात् राष्ट्रकम् राष्ट्रज्ञ स्यादिति स्यात् राष्ट्रकम् राष्ट्रज्ञ स्यादिति स्यादिति स्यात् स्यादिति तन्तमिति स्यात् स्यादिति तन्तमिति तम् मनसा मनसा तमिति तम् मनसा मनसा मनसा तन्त्रम् मनसा ध्याये ध्यायेन्मनसा तन्त्रम् मनसा ध्याये ध्यायेन्मनसा मनसा ध्यायेत् राष्ट्रगो राष्ट्रम् ध्यायेन्मनसा मनसा ध्यायेत् राष्ट्रम् ध्यायेत् राष्ट्रगो राष्ट्रम् ध्यायेत् ध्यायेत् राष्ट्रमेवैव राष्ट्रम् ध्यायेत् ध्यायेत् राष्ट्रमेव राष्ट्रमेवैव राष्ट्रगो राष्ट्रमेव भवति भवत्येव राष्ट्रगो राष्ट्रमेव भवति एव भवति भवत्येवैव भवत्यग्रे ग्रे भवत्येवैव भवत्यग्रे ग्रे भवति भवत्यग्रे बृहन् बृहन्नग्रे भवति भवत्यग्रे बृहन् अग्रे बृहन् बृहन्नग्रे अग्रे बृहन्नृषसामृषसाम् बृहन्नग्रे अग्रे बृहन्नृषसाम् बृहन्नृषसामृषसाम् बृहन् बृहन्नृषसामूर्ध्व ऊर्ध्व उषसाम् बृहन् बृहन्नृषसामूर्ध्वः ऊर्ध्व उषसामृषसामूर्ध्व अस्थादस्थादोर्ध्व उषसामृषसामूर्ध्व अस्थाद् अस्थादस्थादोर्ध्व ऊर्ध्व अस्थादितीत्यस्थादोर्ध्वोर्ध्वस्थादितीत्यस्थादस्थादित्याः हेत्यस्थादस्थादित्याः आहाहेदीत्याहाग्रमग्रमाहेदीत्याहाग्रमेवैवाग्रमाहाग्रमेवाग्रमग्रमेवैनमेनमेवाग्रमग्रमेवैनम् एवैनमेनमेवैवैनगो समानानागो समानानामेनमेवैवैनगो समानानागो समानानामेनमेनगो समानानाङ्करोति करोति समानानामेनमेनगो समानानाङ्करोति समानानाङ्करोति करोति समानानागो समानानाङ्करोति नित्यग्मिवान् नित्यग्मिवान् करोति समानानागो समानानाङ्करोति नित्यग्मिवान् नित्यग्मिवान् नृत्यग्मिवान् करोति करोति नृत्यग्मिवान् तमसस्तमसो नृत्यग्मिवान् करोति करोति नृत्यग्मिवान् तमसः नृत्यग्मिवान् तमसस्तमसो नृत्यग्मिवान् नृत्यग्मिवान् तमस इति तमसो नृत्यग्मिवान् नृत्यग्मिवान् तमस इति जग्मिवान् इति निःजग्मिवान् तमस इति तमसस्तमस इत्याह हेति तमसस्तमस इत्याह हेतीत्याह तमस्तम आहेतीत्याह तमः आह तमस्तम आहा तम एवैव तम एवैव तमस्तम एवास्मादस्मादेव तमस्तम एवास्मात् एवास्मादस्मादेवैवास्मादपापास्मादेवैवास्मादपास्मादपास्मादस्मादपहन्ति हन्त्यपास्मादस्मादपहन्ति अपहन्ति हन्त्यपापहन्ति ज्योतिषा ज्योतिषा हन्त्यपापहन्ति ज्योतिषा ज्योतिषा ज्योतिषा हन्ति हन्ति ज्योतिषा ज्योतिषा हन्ति हन्ति ज्योतिषा ज्योतिषा ज्योतिषा ज्योतिषागादगादा ज्योतिषा ज्योतिषागात् गादगादित्याहेत्यगादगादित्याहेत्यगादगादित्याहेत्यगादगादित्याहेत्यगादगादित्याहेत्याह ज्योतिर् ज्योतिराहेदीत्याह ज्योतिरेवैव ज्योतिराह ज्योतिरेवैव ज्योतिर्ज्योतिरेवास्मिन्नस्मिन्नेव ज्योतिर्ज्योतिरेवास्मिन् एवास्मिन्नस्मिन्नेवैवास्मिन् दधाति दधात्यस्मिन्नेवैवास्मिन् दधाति दधाति दधात्यस्मिन्नस्मिन् दधाति चतसृभिश्चतसृभिर्दधात्यस्मिन्नस्मिन् दधाति चतसृभिः दधाति चतसृभिश्चतसृभिर्दधाति दधाति चतसृभिः साधयति साधयति चतसृभिर्दधाति दधाति चतसृभिः साधयति सृभिः साधयति साधयति चतसृभिश्चतसृभिः साधयति चत्वारि चत्वारि साधयति चतसृभिश्चतसृभिः साधयति चत्वारि चतसृभिरिति चतस्रो चत्वारि चत्वारि साधयति साधयति चत्वारि छन्दागोषि छन्दागोषि चत्वारि साधयति साधयति चत्वारि छन्दागोषि चत्वारि छन्दागोषि छन्दागोषि चत्वारि चत्वारि छन्दागोषि छन्दोभिश्छन्दोभिश्छन्दागोषि चत्वारि चत्वारि छन्दागोषि छन्दोभिः छन्दागोषि छन्दोभिश्छन्दोभिश्छन्दागोषि छन्दागोषि छन्दोभिरेवैव छन्दोभिश्छन्दागोषि छन्दागोषि छन्दोभिरेव छन्दोभिरेवैव छन्दोभिश्छन्दोभिरेवादिच्छन्दसादिच्छन्दसैव छन्दोभिश्छन्दोभिरेवादिच्छन्दसा छन्दोभिरिति छन्दः एकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकादशमेकाद एकथैवैकथैकथैव यजमाने यजमान एवैकथैकथैव यजमाने यजमाने यजमान एवैव यजमाने वीर्यम् वीर्यम् यजमान एवैव यजमाने वीर्यम् यजमाने वीर्यम् वीर्यम् यजमाने वीर्यम् दधाति वीर्यम् यजमाने वीर्यम् दधाति वीर्यम् दधाति वीर्यम् वीर्यम् दधाति स्तोमेन स्तोमेन दधाति वीर्यम् वीर्यम् दधाति स्तोमेन स्तोमेन स्तोमेन दधाति स्तोमेन वै वै स्तोमेन दधाति स्तोमेन वै स्तोमेन वै वै स्तोमेन स्तोमेन वै देवा देवा वै स्तोमेन स्तोमेन वै देवाः देवा वै वै देवा अस्मिन्नस्मिन् देवा वै वै देवा अस्मिन् देवा अस्मिन्नस्मिन् देवा देवा अस्मिन् लोके लोके अस्मिन् देवा देवा अस्मिन् लोके लोके लोके अस्मिन्नस्मिन् लोक आर्धमन्नार्धमन् लोके अस्मिन्नस्मिन् लोक आर्धमन् लोक आर्धमन्नार्धमन् लोके लोक आर्धमन् छन्दोभिश्छन्दोभिरार्धमन् लोके लोक आर्धमन् छन्दोभिः छन्दोभिरमुष्मिन् अमुष्मिन् छन्दोभिरमुष्मिन् सोमस्य सोमस्यामुष्मिन् छन्दोभिश्छन्दोभिरमुष्मिन् सोमस्यामुष्मिन् स्तोमस्य स्तोमस्यामुष्मिन् अमुष्मिन् सोमस्येवेव स्तोमस्यामुष्मिन् अमुष्मिन् स्तोमस्येव सोमस्येवेव स्तोमस्य स्तोमस्येव खलु खल्विव स्तोमस्य स्तोमस्येव खलु खलु खल्विवेव खलु वै वै खल्विवेव खलु वै खलु वा एतदेतद् वै खलु वा एतत् वा एतदेतद्वै वा एतद् रूपगोरूपमेतद्वै वा एतद् रूपम् रूपगोरूपमेतदेतद्रूपं यद्यत् रूपं यद्रूपं यद्यत् रूपगो रूपं यद्वात् सप्रं वात् सप्रं यद्रूपगो रूपं यद्वात् सप्रं वा सप्रयद्वात्सप्रयद्वात्सप्रयद्वात्सप्रेण वात्सप्रेण यद्वात् सप्रं वात्सप्रयद्वात्सप्रेण सप्रमिति वात्सप्रं यद्वात्सप्रेण वात्सप्रेण यद्यद्वात्सप्रेणोपतिष्ठदेवात्सप्रेण यद्यद्वात्सप्रेण प्रेणोपतिष्ठत उपतिष्ठदेवात्सप्रेण वात्सप्रेणोपतिष्ठत इममिमुपतिष्ठदेवात्सप्रेण वात्सप्रेणोपतिष्ठत इमम् वात्सप्रेणेति वात्सप्रेण तिष्ठत इममिमुपतिष्ठत उपतिष्ठत इममेवैवेममुपतिष्ठत उपतिष्ठत इममेव उपतिष्ठत इत्युपातिष्ठते इममेवैवेममिममेव तेन तेनैवेममिममेव तेन देवतेन तेनैवैव तेन लोकम् लोकम् तेनैवैव तेन लोकम् तेन लोकम् लोकम् तेन तेन लोकमभ्यभिलोकम् तेन तेन लोकमभि लोकमभ्यभिलोकम् लोकमभिजयति जयत्यभिलोकम् लोकमभिजयति जयति जयत्यभ्यभिजयति यद्यजयति जयति यद्यजयति जयति यद्विष्णुक्रमानु विष्णुक्रमानु यज्जयति जयति यद्विष्णुक्रमानु विष्णुक्रमानु विष्णुक्रमान् यद्यद्विष्णुक्रमान् क्रमते क्रमते विष्णुक्रमान् यद्यद्विष्णुक्रमान् क्रमते विष्णुक्रमान् क्रमते क्रमते विष्णुक्रमान् विष्णुक्रमान् क्रमते मुमुं क्रमते विष्णुक्रमान् विष्णुक्रमान् क्रमते मुं विष्णुक्रमानिति विष्णुक्रमान् क्रमते मुमुं क्रमते क्रमते मुमेवैवामुं क्रमते क्रमते मुमेव देवतैस्तैरेवैवतैर्लोकं लोकं तैरेवैवतैर्लोकम् तैर्लोकं लोकं तैस्तैर्लोकमभ्यभिलोकं तैस्तैर्लोकमभि लोकमभ्यभिलोकं लोकमभिजयति जयत्यभिलोकं लोकमभिजयति जयत्यभ्यभिजयति पूर्वेत्युः पूर्वेत्युजयत्यभ्यभिजयति पूर्वेत्युः पूर्वेद्युः पूर्वेद्युर्जयति जयति पूर्वेद्युः प्रप्रभूर्वेद्युर्जयति जयति पूर्वेद्युः प्रवेद्युः प्रप्रभूर्वेद्युः पूर्वेद्युः प्रक्रामति क्रामति प्रभूर्वेद्युः पूर्वेद्युः प्रक्रामति प्रक्रामति क्रामति प्रप्रक्रामत्युत्तरेद्युरुत्तरेद्युः क्रामति प्रप्रक्रामत्युत्तरेद्युः युः च्युत्तरेद्युरुत्तरेद्युः क्रामति क्रामत्युत्तरेद्युरुपोपोत्तरेद्युक्रामति तिष्ठत उपोत्तरेद्युरुत्तरेद्युरुपतिष्ठते तस्मात् योगे योगे तस्मात् तिष्ठते तस्मात् योगे योगेन्यासामन्यासां योगे योगेन्यासां प्रजानां प्रजानामन्यासां योगे योगेन्यासां प्रजानां प्रजानां मनः क्षेमे मनः प्रजानां प्रजानां मनः क्षेमे प्रजानामिति प्राजानां मनः क्षेमे मनो मनः क्षेमे न्यासामन्यासां क्षेमे मनो मनः क्षेमे यच्छति यच्छत्यनमेवस्य शुष्पिणः शुष्पिणः नमेवस्य सुष्मिणः सुष्मिणो नमेवस्यानमेवस्य सुष्मिण इति सुष्मिणो नमेवस्यानमेवस्य सुष्मिण इति सुष्मिणश्चुष्मिण इत्याहेति सुष्मिणश्चुष्मिण इत्याह यक्ष्मस्या यक्ष्मस्या हेदीत्याह यक्ष्मस्येदीत्य यक्ष्मस्या यक्ष्मस्येति वावा वेद्य यक्ष्मस्या यक्ष्मस्येति वावा वेति दिवा वै तदेतत् वावा वै तदाह हैतद्वावा वै तदाह हैतदेतदाह प्रप्राह प्राह प्रप्रदातारम् प्रदातारम् प्राहः प्रप्रदातारम् प्रदातारम् प्रप्रदातारम् दारिशस्तारिशः प्रदातारम् प्रदातारम् प्रदातारम् प्रदातारम् दारिश ऊर्जमूर्जम् दारिश प्रदातारम् प्रदातारम् दारिश ऊर्जम् प्रदातारमिति प्रदातारम् दारिश ऊर्जमूर्जम् दारिशस्तारिश ऊर्जम् नो न ऊर्जम् दारिशस्तारिश ऊर्जम् नः द्विपदे चतुष्पदे चतुष्पदे द्विपदे द्विपदे चतुष्पद इति चतुष्पदे द्विपदे द्विपदे चतुष्पद इति द्विपदे चतुष्पद इति चतुष्पदे चतुष्पद इत्याह हेति चतुष्पदे चतुष्पद इत्याह इत्याह हेदीत्याह शिशमा शिशमा हेदीत्याह शिशम् आशिषमेवैवाशिषमाशिषमेवैतामेतामेवाशिषमाशिषमेवैताशिषमित्याशिषम् चित्ताय चित्ताय नमे वै वै एनञ्चित्ताय चित्तायै न मेलञ्चित्तायोद्यच्छत उद्यच्छते चित्तायै न मेलञ्चित्तायोद्यच्छते उद्यच्छते चित्ताय तेन तेनोद्यच्छते तेन उद्यच्छते तेनैव तेनोद्यच्छत उद्यच्छते तेनैव तेनैव तेन तेनैवैन मेनमेव तेन तेनैवैनम् मेन कोसकोसमेन मेन कोसमर्थयत्यर्थयति समेन मेन कोसमर्थयति अर्थयति चतसृभिश्च तसृभिरर्थयति चतसृभिराच तसृभिरर्थयत्यर्थयति चतसृभिराश्चतसृभिरासादयति साधयति चत्वारि चत्वारि साधयति साधयति चत्वारि छन्दागोंसि छन्दागोंसि चत्वारि साधयति साधयति चत्वारि छन्दागोंसि छन्दागोंसि छन्दागोंसि छन्दोभिः छन्दोभिः छन्दागोंसि छन्दागोंसि छन्दोभिः छन्दागोंसि छन्दोभिश्छन्दोभिः छन्दागोंसि छन्दोभिरेव छन्दसादिच्छन्दसैवच्छन्दाभिरेवादिच्छन्दसादिच्छन्दसैवच्छन्दाभिरेवादिच्छन्दसा छन्दोभिरिच्छन्दसादिच्छन्दसैवैवादिच्छन्दसोत्तमयोत्तमयादिच्छन्दसैवैवादिच्छन्दसोत्तमया ज्योतिरेवास्मिन्नस्मिन्नेव ज्योतिर्ज्योतिरेवास्मिन् एवास्मिन्नस्मिन्नेवैवास्मिन् दधाति दधात् दधात्यस्मिन्नेवैवास्मिन् दधाति अपचिततमा अपचितिमानपचितिमानपचिततमा मावपचिततमावपचितिमान् भवति भवत्यपचितिमानपचिततमावपचिततमावपचितिमान् भवति अपचितिमान् भवति भवत्यपचितिमानपचितिमान् भवति यो यो भवत्यपचितिमानपचितिमान् भवति यः भवति यो यो भवति भवति य एवमेवं यो भवति भवति य एवम् एवं वेद वेदैवमेवं वेद समिधा समिधा वेदैवमेवं वेद समिधा समिधा समिधा वेद समिधा समिधाग्निं समिधाग्निमग्निगो समिधा समिधाग्निं दुवस्यता ग्निमग्निं दुवस्यतेति दुवस्यताग्निमग्निं दुवस्यतेति घृतानुषिक्तानुषिक्तामिति घृतानुषिक्तामवसितेवसिते घृतानुषिक्तामिति घृतानुषिक्तामवसिते ृतानुषिक्तामिति घृता अनुषिक्तामिति समिधम् दधाति यथा यथा दधाति दधाति यथा तिथये तिथये यथा दधाति दधाति यथा तिथये तिथये आगता यागता यातिथये तिथय आगताय सर्विश्वत् सर्विश्वदागता यातिथये तिथय आगताय सर्विश्वत् आगताय सर्विश्वत् सर्विश्वदागता यागताय सर्विश्वदादित्यमादित्यगो सर्विश्वदागता यागताय सर्विश्वदादित्यम् आगतायेत्यागताय सर्विश्वदादित्यमादित्यगो सर्विश्वत् सर्विश्वदादित्यम् आदित्यं क्रियते क्रियत आदित्यमादित्यं क्रियते तादृक् तादृक् क्रियत आदित्यमादित्यं क्रियते तादृक् तादृक् तादृक् क्रियते क्रियते तादृगेवैव तादृक् क्रियते क्रियते तादृगेव तादृगेवैव तादृक् तादृगेव तत्तदेव तादृक् तादृगेव तद् एव तत्तदेवैव तद्गायत्र्या गायत्र्या तदेवैव तद्गायत्र्या गायत्र्या तत्तद्गायत्र्या ब्राह्मणस्य ब्राह्मणस्य गायत्र्या तत्तद्गायत्र्या ब्राह्मणस्य गायत्र्या ब्राह्मणस्य ब्राह्मणस्य गायत्र्या गायत्र्या ब्राह्मणस्य गायत्रो गायत्रो ब्राह्मणस्य गायत्र्या गायत्र्या ब्राह्मणस्य गायत्रः ब्राह्मणस्य गायत्रो गायत्रो ब्राह्मणस्य ब्राह्मणस्य गायत्रो हि गायत्रो ब्राह्मणस्य ब्राह्मणस्य गायत्रो गायत्रो हि गायत्रो गायत्रो हि ब्राह्मणो ब्राह्मणो हि गायत्रो गायत्रो हि ब्राह्मणः हि ब्राह्मणो ब्राह्मणो हि ब्राह्मणस्तुष्टुभा तुष्टुभा ब्राह्मणो हि ब्राह्मणस्तुष्टुभा ब्राह्मणस्तुष्टुभा तुष्टुभा ब्राह्मणो ब्राह्मणस्तुष्टुभा राजन्यस्य राजन्यस्य तुष्टुभा ब्राह्मणो ब्राह्मणस्तुष्टुभा राजन्यस्य तृष्टुभा राजन्यस्य राजन्यस्य तृष्टुभा तृष्टुभा राजन्यस्य त्रैष्टुभस्त्रैष्टुभा राजन्यस्य तृष्टुभा तृष्टुभा राजन्यस्य त्रैष्टुभा राजन्यस्य त्रैष्टुभस्त्रैष्टुभो राजन्यस्य राजन्यस्य त्रैष्टुभो हि त्रैष्टुभो राजन्यस्य राजन्यस्य त्रैष्टुभो हि त्रैष्टुभो हि त्रैष्टुभस्त्रैष्टुभो हि राजन्यो राजन्यो हि त्रैष्टुभस्त्रैष्टुभो हि राजन्यः राजन्यो राजन्यो हि राजन्यो राजन्यो हि राजन्योऽप्सु राजन्योऽप्सु राजन्यो राजन्योऽप्सु भस्म भस्माप्सु राजन्यो राजन्योऽप्सु भस्माप्सु भस्म भस्माप्सु भस्म प्रप्रभस्माप्सु भस्म प्रा अप्सित्यपोऽप्सु प्रप्रभस्म भस्म प्रवेशयति वेशयति प्रभस्म भस्म प्रवेशयति प्रवेशयति वेशयति प्रप्रवेशयत्यप्सु यो निरप्सुयो निरप्सुयो निर्वेशयति प्रवेशयत्यप्सुयोनि यत्यप्सुयो निरप्सुयो निर्वेशयति वेशयत्यप्सुयो निर्वैव अप्सुयो निर्वेशयति वेशयत्यप्सुयो निर्वै अप्सुयो निर्वैव अप्सुयो निरप्सुयो निर्वा अग्निरग्निर्वा अप्सुयो निरप्सुयो निर्वा अग्निः अप्सुयो निरित्यप्सुयोनिः वा अग्निरग्निर्वैव अग्निस्वागुस्वामग्निर्वैव अग्निस्वागुस्वामग्निरग्निस्वामेवैव स्वामग्निरग्निस्वामेव स्वामेवैव स्वागुस्वामेवैनमेनमेव स्वागुस्वामेवैनम् योनि योनि मेनमेनै योनिम् गमयति गमयति योनि मेनमेनै योनिम् गमयति योनिम् गमयति गमयति योनिम् योनिम् गमयति तिसृभिस्तिसृभिर्गमयति योनिम् योनिम् गमयति तिसृभिः गमयति तिसृभिस्तिसृभिर्गमयति गमयति तिसृभिः प्रतिसृभिर्गमयति गमयति तिसृभिः प्रतिसृभिस्तिसृभिः प्रवेशयति प्रतिसृभिस्तिसृभिः प्रवेशयति तिसृभिरेति तिसृभिः प्रवेशयति त्रिवृत् त्रिवृद्वेशयति प्रवेशयति त्रिवृत् त्रिवृद्वेशयति वेशयति त्रिवृद्वै त्रिवृद्वा त्रिवृत् अग्निरग्निर्वै अग्निर्यावानग्निर्वैव अग्निर्यावानग्निरग्निर्यावानेव ग्निरेवैवाग्निस्तन्तमग्निरेवैवाग्निस्तम् अग्निस्तन्तमग्निरग्निस्तम् प्रतिष्ठाम् प्रतिष्ठान्तमग्निरग्निस्तम् प्रतिष्ठा प्रतिष्ठाम् प्रतिष्ठान्तम् प्रतिष्ठाङ्गमयति गमयति प्रतिष्ठान्तम् प्रतिष्ठाङ्गमयति प्रतिष्ठाङ्गमयति गमयति प्रतिष्ठाम् प्रतिष्ठाङ्गमयति परापरा गमयति प्रतिष्ठाम् प्रतिष्ठाङ्गमयति परा प्रतिष्ठामिति परा वै वै परा परा वा एष एष वै परा परा वा एषः एष अग्निमग्निमेष वै वा एषोऽग्निम् एषोऽग्निमग्निमेष एषोऽग्निम् वपति भवत्यग्निमेष एषोऽग्निम् वपति भवति भवति यो सप्सु यो वपति भवति योऽप्सु सप्सु यो भस्म भस्माप्सु यो भस्म भस्म भस्माप्सु भस्म प्रवेशयति प्रवेशयति भस्माप्सु भस्म प्रवेशयति भस्म प्रवेशयति प्रवेशयति भस्म भस्म प्रवेशयति ज्योतिष्मदीभ्याम् ज्योतिष्मदीभ्याम् प्रवेशयति भस्म भस्म प्रवेशयति ज्योतिष्मदीभ्याम् ज्योतिष्मदीभ्याम् प्रवेशयति प्रवेशयति ज्योतिरेवैव ज्योतिर्ज्योतिरेवास्मिन्नस्मिन्नेव ज्योतिर्ज्योतिरेव प्रतिष्ठित्यै परा परा प्रतिष्ठित्यै द्वाभ्याम् द्वाभ्याम् प्रतिष्ठित्यै परा प्रतिष्ठित्यै परा परा प्रतिष्ठित्यै प्रतिष्ठित्यै परा वै वै परा प्रतिष्ठित्यै प्रतिष्ठित्यै परा वै प्रतिष्ठित्यायै प्रतिष्ठित्यै वै वै परा परा वा एष एष वै परा परा वा एषः वा एष एष वै वा एष प्रजाम् प्रजामेष वै वा एष प्रजाम् प्रजाम् प्रजामेष एष प्रजाम् पशून् पशून् प्रजामेष एष प्रजाम् पशून् प्रजाम् पशून् पशून् प्रजाम् प्रजाम् पशून् भवति भवति पशून् प्रजाम् प्रजाम् पशून् भवति पशून् भवति भवति पशून् पशून् भवति यो यो भवति पशून् पशून् भवति यः यो यो भवति भवति यो योप्सप्सु यो योप्सु भस्म भस्माप्सु यो योप्सु भस्म भस्माप्सुप्सु भस्म प्रवेशयति प्रवेशयति भस्माप्सुप्सु भस्म प्रवेशयति प्रवेशयति भस्म प्रवेशयति पुनः पुनः प्रवेशयति भस्म प्रवेशयति पुनः प्रवेशयति पुनः पुनः प्रवेशयति प्रवेशयति पुनरूर्जोर्जा पुनः प्रवेशयति प्रवेशयति पुनरूर्जा प्रवेशयतीति प्रावेशयति पुनरूर्जोर्जा पुनः पुनरूर्जा सह सहोर्जा पुनः पुनरूर्जा सह सहोर्जोर्जा सह रय्या रय्या सहोर्जोर्जा सह रय्या सह रय्या रय्या सह रय्येदिरय्या सह सह रय्येति रय्येदिरय्येति पुनः पुनरिति रय्या रय्येति पुनः इति पुनः पुनरिति पुनरुदैत्युदैति पुनरिति पुनरुदैति पुनरुदैति प्रजाम् प्रजामुदैत्युदैति प्रजामेवैव प्रजामुदैत्युदैति प्रजामेव प्रजामेवैव प्रजाम् प्रजामेव पशून् पशूनेव प्रजाम् प्रजामेव पशून् प्रजामिति पशून् पशूनेवैव पशूनात्मन्नात्मन् पशूनेवैव पशूनात्मन् आत्मन्नात्मन् पशून् पशूनात्मन् धत्ते दत्त आत्मन् पशून् पशूनात्मन् धत्ते आत्मन् धत्ते दत्त आत्मन्नात्मन् धत्ते पुनः पुनर्धत्त आत्मन्नात्मन् धत्ते पुनः पुनः पुनर्धत्ते धत्ते पुनस्त्वा त्वा पुनर्धत्ते धत्ते पुनस्त्वा त्वा पुनः पुनस्त्वादित्या आदित्यास्त्वा पुनः पुनस्त्वादित्या आदित्यास्त्वा त्वादित्या रुद्रा रुद्रा आदित्यास्त्वा त्वादित्या रुद्रा आदित्या रुद्रा रुद्रा आदित्या आदित्या रुद्रा वसवो वसवो रुद्रा आदित्या आदित्या रुद्रा वसवः वसवो वसवो रुद्रा रुद्रा वसवस्सगुंसं वसवो रुद्रा रुद्रा वसवस्सं वसवस्सगुंसं वसवो वसवस्समिन्धता मिन्धता गुंसं वसवो वसवस्समिन्धता मिन्धता गुंसगुंसमिन्धतामिति इन्धतामिन्धतामित्याहाहेति इन्धतामिन्धतामित्याह आहेदीत्या हैता एता आहेदीत्या हैता आहैता एता आहा हैता वैव एता आहा हैता वै एता एता एता वा एतमेतं वा एता एता वा एतं वा एतमेतं वैव एतं देवता देवता एतं वैव एतं देवता आह देवता देवता एतमेतं देवता अग्रे अग्रे देवता एतमेतं देवता अग्रे देवता अग्रे अग्रे देवता देवता अग्रे सगुं समग्रे देवता देवता अग्रे सम अग्रे सगुं समग्रे अग्रे समयीं धत इन्धत समग्रे अग्रे समयीं धता समयीं धत इन्धत सगुं समयीं धतताभिस्ताभिरैन्धत सगुं समयीं धतताभि इन्धतताभिस्ताभिरैन्धत भिरेवैव ताभिरेन्दतैन्दताभिरेव आभिरेवैवताभिस्ताभिरेवैनमेन मेन गोसगोसमेन मे वै वैनगोसमेन गोसगोसमेन मे नगोसमिन्ध इन्धे समेन मे नगोसमिन्धे इन्धे सगोसमिन्धे बोध बोधे इन्धे सगोसमिन्धे बोधा इन्धे बोध बोधे इन्ध इन्धे बोधा सस बोधे इन्ध इन्धे बोधा सह सस बोध बोधा स बोधि बोधि स बोध बोधा स बोधि बोधि बोधि सस बोधीति बोधि सस बोधीति बोधीति बोधि बोधीत्युपोपेति इत्युपोपेदीत्युपतिष्ठते तिष्ठत उपेदीत्युपतिष्ठते तिष्ठत उपोपतिष्ठते बोधयति बोधयति तिष्ठत उपोपतिष्ठते बोधयति तिष्ठते बोधयति बोधयति तिष्ठते तिष्ठते बोधयत्येवैव बोधयति तिष्ठते तिष्ठते बोधयत्येव बोधयत्येवैव बोधयति बोधयत्येवैनमेनमेव बोधयति बोधयत्येवैनम् एवैनमेनमेवैनम् तस्मात् तस्मादेनमेवैवैनम् तस्मात् तस्मात् सुप्त्वा सुप्त्वा तस्मात् तस्मात् सुप्त्वा प्रजा प्रजा सुप्त्वा तस्मात् तस्मात् सुप्त्वा प्रजा प्रजा प्रजा सुप्त्वा सुप्त्वा प्रजा प्रजाः प्रबुध्यन्ते बुध्यन्ते प्रजाः प्रबुध्यन्ते इति प्राजाः प्रबुध्यन्ते बुध्यन्ते प्रबुध्यन्ते यथास्थानं बुध्यन्ते प्रबुध्यन्ते यथास्थानं यजनं निर्याच्य अस्य निर्याच्यास्यास्त्री निर्याच्यात्मन आत्मने निर्याच्यास्यास्त्री निर्याच्यात्मने निर्याच्यात्मन आत्मने निर्याच्य निर्याच्यात्मनेऽग्निमग्निमात्मने निर्याच्य निर्याच्यात्मनेऽग्निम् आत्मनेऽग्निमग्निमात्मन आत्मनेऽग्निम् च नुते च नुतेऽग्निमात्मन आत्मनेऽग्निम् च नुते च नुते ईश्वग्रेण चिनुते चुनुत ईश्वग्रेण वै वा ईश्वग्रेण चिनुते चुनुत ईश्वग्रेण वै ईश्वग्रेण वै वा ईश्वग्रेणेश्वग्रेण वा अस्या अस्या वा ईश्वग्रेणेश्वग्रेण वा अस्याग्रेणेषु अग्रेण अस्या अस्या वै वा अस्या अनामृतमनामृतमस्या वै वा अस्या अनामृतम् अस्या अनामृतमनामृतमस्या अस्या अनामृतमिच्छन्त इच्छन्तोऽनामृतमस्या अस्या अनामृतमिच्छन्तः मृतमिच्छन्त इच्छन्तो नामृतमनामृतमिच्छन्तो ननेच्छन्तो नामृतमनामृतमिच्छन्तो नानामृतमित्यनामृतम् इच्छन्तो ननेच्छन्त इच्छन्तो नाविन्दन्नविन्दन्नेच्छन्त इच्छन्तो नाविन्दन् नाविन्दन्नविन्दन्ननाविन्दन्ते ते विन्दन्ननाविन्दन्ते ते विन्दन्नविन्दन्ते देवा देवास्ते विन्दन्नविन्दन्ते देवाः ते देवा देवास्ते ते देवा एतदेतद्देवास्ते ते देवा एतत् देवा एतदेतद्देवा देवा एतद्यजुर्यजुरेतद्देवा देवा एतद्यजुः एतद्यजुर्यजुरेतदेतद्यजुरपश्यन्नपश्यनु यजुरेतदेतद्यजुरपश्यन् पश्यन्न पापा पश्यन्न पश्यन्न पेते तापा पश्यन्न पश्यन्न पेतायतेन यद्यध्यवसायत्येतेन यद्यदेतेनाध्यवसायति ्यवसायत्यनामृतेनामृतेऽध्यवसायत्यनामृत एवैवानामृतेऽध्यवसायत्यनामृत एवसायतीत्यधिनामृत एवैवानामृतेनामृत एवाग्निमग्निमेवानामृतेनामृत एवाग्निम् एवाग्निमग्निमेवैवाग्निम् च नुते चुनुतेऽग्निमेवैवाग्निम् च नुते चुनुतेऽग्निमग्निञ्चनुत उदुच्यनुते चुनुत उद्धन्ति हन्त्युच्यनुते चुनुत उद्धन्ति हन्ति यद्यद्धन्ति हन्ति यदेवैव यद्धन्ति हन्ति यदेवैव यद्यदेवास्या अस्या एव यद्यदेवास्या अस्या एवैवास्या अमेध्यममेध्यमस्या एवैवास्या अमेध्यम् अमेध्यममेध्यमस्या अस्या अमेध्यम् दत्तदमेध्यमस्या अस्या अमेध्यम् तत् मेध्यम् दत्तदमेध्यममेध्यम् तदपापदमेध्यममेध्यन्दपापदत्तदपहन्ति हन्त्यपदत्तदपहन्ति अपहन्ति हन्त्यपापहन्त्यपोपो हन्त्यपापहन्त्यपः पोपो हन्ति हन्त्यपो वा पापो हन्ति हन्त्यपो वा अपो वा वापो पो वो क्षत्युक्षत्यवापो भो वो क्षति क्षत्युक्षत्यवावोक्षति शान्ति शान्त्या उक्षत्यवावोक्षति शान्ति क्षति शान्ति शान्त्या उक्षत्युक्षति शान्ति सिकदा सिकदा शान्त्या उक्षत्युक्षति शान्ति सिकदा सिकदा शान्ति शान्ति सिकदा निपपति पपति निसिकदा सिकदा निपपति निपपत्येतदेतत्पपति निपपत्येतत्वैवा एतत्पपति पपत्येतद्वै एतदेतत्वा अग्नेरग्नेर्वा एतदेतत्वाग्नेर्वैवा अग्नेर्वै ईश्वानरस्याग्नेरग्नेर्वै ईश्वानरस्य रूपगोरूपं वै ईश्वानरस्याग्नेर वैश्वानरस्य रूपम् वैश्वानरस्य रूपगो रूपम् वैश्वानरस्य वैश्वानरस्य रूपगो रूपेण रूपेण रूपम् वैश्वानरस्य वैश्वानरस्य रूपगो रूपेण रूपेण रूपेण रूपगो रूपगो रूपेणैवैव रूपेण रूपगो रूपगो रूपेणैव रूपेणैवैव रूपेण रूपेणैव वैश्वानरम् वैश्वानरमेव रूपेण रूपेणैव वैश्वानरम् एव वैश्वानरम् वैश्वानरमेवैव वैश्वानरमवाप वैश्वानरमेवैव वैश्वानरमवा वैश्वानरमवाप वैश्वानरम् वैश्वानरमवरुन्धे रुन्धेव वैश्वानरम् वैश्वानरमवरुन्धे वृन्धे वावृन्द ऊषानुषान् वृन्धे वावृन्द ऊषान् वृन्ध ऊषानुषान् वृन्धे रुन्ध ऊषान्निन्यूषान् वृन्धे रुन्ध ऊषान्नि ऊषान्निन्यूषानुषान्निपपति पपति न्यूषानुषान्निपपति निपपति पपति निपपति पुष्टिः पुष्टिर्वपति निपपति पुष्टिः पुष्टिः पुष्टिर्वपति वपति पुष्टिर्वै वै पुष्टिर्वपति वपति पुष्टिर्वै पुष्टिर्वै वै पुष्टिः पुष्टिर्वा एषैषा वै पुष्टिः पुष्टिर्वा एषा एषैषा वै वा एषा प्रजननम् प्रजननमेषा वै वा एषा प्रजननम् एषा प्रजननम् प्रजननमेषैषा प्रजननम् यद्यत् प्रजननमेषैषा प्रजननम् यत् यद्यत् प्रजननम् प्रजननम् यदूषा ऊषा यत् प्रजननम् प्रजननम् यदूषा प्रजननमिप्रा जननमिदूषा ऊषा यद्यदूषाः पुष्ट्याम् पुष्ट्यामूषा यद्यदूषाः पुष्ट्यामूषाः पुष्ट्याम् पुष्ट्यामूषा ऊषाः पुष्ट्यामेवैव पुष्ट्यामूषा ऊषाः पुष्ट्यामेव पुष्ट्यामेवैव पुष्ट्याम् पुष्ट्यामेव प्रजनने प्रजनन एव पुष्ट्याम् पुष्ट्यामेव प्रजनने एव प्रजनने प्रजनन एवैव प्रजननेऽग्निमग्निम् प्रजनन एवैव प्रजननेऽग्निम् प्रजननेऽग्निमग्निम् प्रजनने प्रजननेऽग्निम् चलुते चलुते अग्निम् प्रजनने प्रजननेऽग्निम् चलुते प्रजनन इति प्राजनने चलुते चलुते अग्निमग्निम् चलुते थो अथो चलुते अग्निमग्निम् चलुते थो चलुते थो अथो चलुते चलुते थो संज्ञाने संज्ञाने थो चलुते चलुते थो संज्ञाने थो संज्ञाने सं ज्ञाने थो अथो सं ज्ञान एवैव सं ज्ञाने थो अथो सं ज्ञान एव अथो इत्यथो सं ज्ञान एवैव सं ज्ञाने सं ज्ञान एव सं ज्ञानको सं ज्ञानमेव सं ज्ञाने सं ज्ञान एव सं ज्ञानम् सं ज्ञान इति सं ज्ञाने एव सं ज्ञानको सं ज्ञानमेवैव सं ज्ञानको हि सं ज्ञानमेवैव सं ज्ञानगो हि सं ज्ञानगो हि सं ज्ञानगो सं ज्ञानग्रह्येतदे सं ज्ञान सं ज्ञानग्रह्येतद् ज्ञानमिति सं ज्ञानम् ्येतदेतद्धिह्येतत् पशूनाम् पशूनामेतद्धिह्येतत् पशूनाम् पशूनाम् पशूनामेतदेतत् पशूनाम् यद्यत् पशूनामेतदेतत् पशूनाम् यत् पशूनाम् यद्यत् पशूनाम् पशूनाम् यदूषा ऊषा यत् पशूनाम् पशूनाम् यदूषाः ऊषा ऊषा यद्यदूषाद्या वा पृथिवीत्या वा पृथिवी ऊषा यद्यदूषाद्या वा पृथिवी ऊषाद्या वा पृथिवीद्या वा पृथिवी ऊषा ऊषाद्या वा पृथिवी सह सह द्या वा पृथिवी ऊषा ऊषा द्या वा पृथिवी सह वा पृथिवी सह सह द्या वा पृथिवी द्या वा पृथिवी सहस्तामास्तागो सह द्या वा पृथिवी द्या वा पृथिवी सहस्ता द्या वा पृथिवी द्या वा पृथिवी सहस्तामास्तागो सह सहस्तान्ते ते आस्तागो सह सहस्तान्ते आस्तान्ते ते आस्तामास्तान्ते वियति वियति ते स्तामास्तान्ते वियति वियति वियति ते ते वियति अब्रूतामब्रूताम् वियति ते ते वियति अब्रूता ते अब्रूतामब्रूताम् वियति वियति अब्रूतामस्तस्त्वब्रूताम् वियति वियति अब्रूतामस्तु वियति वियति अब्रूतामस्त्वब्रूतामब्रूतामस्त्वेवैवास्त्वब्रूतामब्रूतामस्त्वेवास्त्वेवैवास्त्वस्त्वेव नौ नावेवास्त स्तेवनौ नावेवैव नौ सह नावेवैव नौ सह नौ सह नौ नौ सह यज्ञियं यज्ञियगौ सह नौ नौ सह यज्ञियम् सा यज्ञियम् यज्ञयको सहसा यज्ञियमितीति यज्ञयको सहसा यज्ञयमिति यज्ञयमिति यज्ञियम् यज्ञयमिति यद्यदिति यज्ञियम् यज्ञयमिति यद् यद्यदिति यदमुष्या अमुष्या यदिति यदमुष्या यदमुष्या अमुष्या यद्यदमुष्या यज्ञियम् यज्ञयममुष्या यद्यदमुष्या यज्ञियम् यज्ञियम् यज्ञयममुष्या अमुष्या यज्ञियमासीदासीत् यज्ञयममुष्या अमुष्या यज्ञियमासीत् यज्ञियमासीदासीत् यज्ञियम् यज्ञियमासीत् तत्तदासीत् यज्ञियम् यज्ञियमासीत् तत् विश्वामित्रो अग्नेरग्नेर्विश्वामित्रो वै वै विश्वामित्रोऽग्नेः मित्राग्नेरग्नेर् विश्वामित्रो विश्वामित्रग्नेः प्रियम् प्रियमग्नेर्विश्वामित्रो विश्वामित्रग्नेः प्रियम् विश्वामित्र इति विश्वामित्रः प्रियम् प्रियमग्नेरग्नेः प्रियम् धाम धाम प्रियमग्नेरग्नेः प्रियम् धामा प्रियम् धाम धाम प्रियम् प्रियम् धामा वावधाम प्रियम् प्रियम् धामा वावधाम रुन्धा रुन्धा वावारुन्धाग्नेरग्नेरुन्धा वावारुन्धाग्नेः अग्नेरग्नेरुन्धारुन्धाग्नेरेवैवाग्नेरुन्धारुन्धाग्नेरेवाग्नेरेवैवाग्नेरग्नेरेवैतेनैतेनैवाग्नेरग्नेरेवैतेन समीची उपोप समीची समीची उपादध दधता दधतोपसमीची समीची उपादधता समीची इति समीची उपादधता दधतोपोपादधत द्वे द्वे अदधतोपोपादधत द्वे द्वे अदधता दधत द्वे पश्चात् पश्चात् द्वे द्वे पश्चात् पश्चात् द्वे द्वे पश्चात् समीची समीची पश्चात् द्वे द्वे पश्चात् समीची पश्चात् समीची समीची पश्चात् पश्चात् समीचीताभिस्ताभिः समीची पश्चात् पश्चात् समीचीताभिः समीचीताभिस्ताभिः समीची समीचीताभिर्वै वैताभिः समीची समीचीताभिर्वै समीची इति समीची वै वैताभिस्ताभिर्वै ते वैताभिस्ताभिर्वैते वैते ते वै वैते दिशो दिशस्ते वै वैते दिशः दिशो दिशस्ते ते दिशो द्रुगुंहन्न द्रुगुंहन् दिशस्ते ते दिशो द्रुगुंहन् दिशो द्रुगुंहन्न द्रुगुंहन् दिशो दिशो द्रुगुंहन् यद्यत द्रुगुंहन् दिशो दिशो द्रुगुंहन् यत् द्रुगुंहन् यद्यत द्रुगुंहन्न द्रुगुंहन् यद्वे द्वे यत द्रुगुंहन्न द्रुगुंहन् यद्वे द्वे द्वे यद्यद्वे पुरस्तात् पुरस्तात् द्वे यद्यद्वे पुरस्तात् पुरस्तात् पुरस्तात् द्वे द्वे पुरस्तात् समीची समीची पुरस्तात् द्वे द्वे पुरस्तात् समीची द्वे इति द्वे पुरस्तात् समीची समीची पुरस्तात् पुरस्तात् समीची उपदधात्युपदधाति समीची पुरस्तात् पुरस्तात् समीची उपदधाति समीची उपदधात्युपदधाति समीची समीची उपदधाति द्वे द्वे उपदधाति समीची समीची उपदधाति द्वे समीची इति समीची उपदधाति द्वे द्वे उपदधात्युपदधाति द्वे पश्चात् पश्चात् द्वे उपदधात्युपदधाति द्वे पश्चादधातीत्युपदधाति द्वे पश्चात् पश्चात् द्वे द्वे पश्चात् समीची समीची पश्चात् द्वे द्वे पश्चात् समीची इति द्वे पश्चात् समीची समीची पश्चात् पश्चात् समीची दिशां दिशागो समीची पश्चात् पश्चात् समीची दिशा समीची दिशां दिशागो समीची समीची दिशां विधत्ति विधत्ति दिशागो समीची समीची दिशां विधत्ति समीची इति समीची विधत्ति विधत्ति दिशां दिशां विधत्ति अथो अथो विधत्ति दिशां दिशां विधत्या अथो विधृत्या अथो अथो विधृत्यै विधृत्या अथो पशवः पशवोऽथो विधृत्यै विधृत्या अथो पशवः इति विधृत्यै अथो पशवः पशवोऽथो अथो पशवो वै वै पशवोऽथो अथो पशवो वै इत्यथो पशवो वै वै पशवः पशवो वै छन्दागोऽसि छन्दागोऽसि वै पशवः पशवो वै छन्दागोऽसि छन्दागोऽसि छन्दागोऽसि वै वै छन्दागोऽसि पशून् पशून् छन्दागोऽसि वै वै छन्दागोऽसि पशून् छन्दागोऽसि पशून् पशून् छन्दागोऽसि छन्दागोऽसि पशूनेवैव पशून् छन्दागोऽसि छन्दागोऽसि पशूनेव पशूनेवैव पशून् पशूनेवास्मास्म एव पशून् पशूनेवास्मैवास्मास्मा एवैवास्मै समीचः समीचोऽस्मा एवैवास्मै समीचः समीचः समीचोऽस्मास्मै समीचो दधाति दधाति समीचोऽस्मास्मै समीचो दधाति समीचो दधाति दधाति समीचः समीचो दधात्यष्टावष्टौ दधाति समीचः समीचो दधात्यष्टौ अष्टावष्टौ दधाति दधात्यष्टावुपोपाष्टौ दधाति दधात्यष्टावुपा अष्टावुपोपाष्टावष्टावुप दधाति दधात्युपाष्टावष्टावुप दधाति दधात्युपोप दधात्यष्टाक्षराष्टाक्षरा दधात्युपोप दधात्यष्टाक्षरा दधात्यष्टाक्षराष्टाक्षरा दधाति दधात्यष्टाक्षरा गायत्री गायत्र्यष्टाक्षरा दधाति दधात्यष्टाक्षरा गायत्री अक्षरा गायत्री गायत्र्यष्टाक्षराष्टाक्षरा गायत्री गायत्रो गायत्रो गायत्र्यष्टाक्षराष्टाक्षरा गायत्री गायत्रः अष्टाक्षरेत्यष्टाक्षरायत्री गायत्रो गायत्रो गायत्री गायत्री गायत्रो अग्निरग्निर्गायत्रो गायत्री गायत्री गायत्रो अग्निः गायत्रो अग्निरग्निर्गायत्रो गायत्रो अग्निर्यावान् यावानग्निर्गायत्रो गायत्रो अग्निर्यावान् अग्निर्यावान् यावानग्निरग्निर्यावाने वैव यावानग्निरग्निर्यावाने वा यावाने वैव यावान् यावाने वाग्निरग्निरेव यावान् यावानेवाग्निः वाग्निरग्निरे वैवाग्निस्तन्दमग्निरे वैवाग्नि अग्निस्तन्तमग्निरग्निस्तञ्चिनुते चिनुते तमग्निरग्निस्तञ्चिनुते तन्तञ्चिनुतेष्टावष्टौ चिनुते तन्तञ्चिनुतेष्टौ प्रतिष्ठामिति प्रतिष्ठा पत्यमन्मनुगारः पत्यङ्गारः पत्यमनु प्रतिप्रत्यनुगारः पत्यङ्गारः पत्यमनु प्रतिगारः प्रत्यन्मनु प्रतिष्ठति तिष्ठति प्रत्यन्मनु प्रतिष्ठति प्रतिष्ठति प्रति प्रतिष्ठति तिष्ठति प्रत्यग्निमग्निम् प्रतिष्ठति तिष्ठति प्रत्यग्निम् प्रत्यग्निमग्निम् प्रति प्रत्यग्निम् जिज्ञानश्चिज्ञानो अग्निञ्चिज्ञानश्चिज्ञानो अग्निमग्निञ्चिज्ञानस्तिष्ठति तिष्ठति जिज्ञानो अग्निमग्निञ्चिज्ञानस्तिष्ठति ज्ञानस्तिष्ठति तिष्ठति जिज्ञानश्चिज्ञानस्तिष्ठति यो यस्तिष्ठति जिज्ञानश्चिज्ञानस्तिष्ठति यो यस्तिष्ठति तिष्ठति य एवमेवं यस्तिष्ठति तिष्ठति य एवमेवमेवं यो य एवं वेद वेदैवं यो य एवं वेद एवं वेद वेदैवमेवं वेद पञ्चचितीकं वेदैवमेवं वेद पञ्चचितीकं वेद पञ्चचितीकं पञ्चचितीकं वेद वेद पञ्चचितीकं चिन्वेद चिन्वेद पञ्चचितीकं वेद वेद पञ्चचितीकं चिन्वेद पञ्चचितीकं चिन्वेद चिन्वेद पञ्चचितीकं पञ्चचितीकं चिन्वेद प्रथमं प्रथमं चिन्वेद पञ्चचितीकं पञ्चचितीकं चिन्वेद प्रथमं पञ्चचितीकमिति पञ्च चितीकम् चिन्वेद प्रथमं प्रथमं चिन्वेद चिन्वेद प्रथमं चिन्वानश्चिन्वान प्रथमं चिन्वेद चिन्वेद प्रथमं चिन्वानः चिन्वानश्चिन्वानः प्रथमं प्रथमं चिन्वानः पाङ्क्तः पाङ्क्तश्चिन्वानः प्रथमं प्रथमं चिन्वानः पाङ्क्तः चिन्वानः पाङ्क्तः पाङ्क्तश्चिन्वानश्चिन्वानः पाङ्को यज्ञो यज्ञः पाङ्क्तश्चिन्वानश्चिन्वानः पाङ्को यज्ञः पाङ्क्तो यज्ञो यज्ञः पाङ्क्तः पाङ्क्तो यज्ञः पाङ्क्ताः पाङ्क्त यज्ञः पाङ्क्तः पाङ्क्तो यज्ञः पाङ्क्ताः यज्ञः पाङ्क्ताः पाङ्क्तालिज्ञो यज्ञः पाङ्क्ताः पशवः पशवः पाङ्क्तालिज्ञो यज्ञः पाङ्क्ताः पशवः पशवः पशवः पाङ्क्ताः पाङ्क्ताः पशवो यज्ञम् यज्ञम् पशवः पाङ्क्ताः पाङ्क्ताः पशवो यज्ञम् पशवो यज्ञम् यज्ञम् पशवः पशवो यज्ञमेवैव यज्ञम् पशवः पशवो यज्ञमेव यज्ञमेव पशोन्पशोनेवरुन्धे वावरुन्धे त्रिचिदीकं त्रिचिदीककोरुन्धे वावरुन्धे त्रिचिदीकं त्रिचिदीकं त्रिचिदीकगोरुन्धे रुन्धे त्रिचिदीकं चिन्वेत चिन्वेत त्रिचिदीककोरुन्धे रुन्धे त्रिचिदीकं चिन्वेत त्रिचिदीकं चिन्वेत चिन्वेत त्रिचिदीकं त्रिचिदीकं चिन्वेत द्विदीयं द्विदीयं चिन्वेत त्रिचिदीकं त्रिचिदीकं चिन्वेत द्विदीयम् त्रिचिदीकमिति त्रिचिदीकम् चिन्वेद द्वितीयं द्वितीयं चिन्वेद चिन्वेद द्वितीयं चिन्वानश्चिन्वानो द्वितीयं चिन्वेद चिन्वेद द्वितीयं चिन्वानः द्वितीयं चिन्वानश्चिन्वानो द्वितीयं द्वितीयं चिन्वानस्त्रयस्त्रयश्चिन्वानो द्वितीयं द्वितीयं चिन्वानस्त्रयः चिन्वानस्त्रयस्त्रयश्चिन्वानश्चिन्वानस्त्रय इम इमे त्रयश्चिन्वानश्चिन्वानस्त्रय इमे इम इमे त्रयस्त्रय इमे लोका लोका इमे त्रयस्त्रय इमे लोका इमे लोका लोका इम इमे लोका एष्वेषु लोका इम इमे लोका एषु लोका एष्वेषु लोका लोका एष्वे वै वैषु लोका लोका एष्वेव एष्वे वै वैष्वे एष्वेव लोकेषु लोकेष्वे वैष्वे एष्वेव लोकेषु लोकेषु लोकेष्वे वैव लोकेषु प्रति प्रति लोकेष्वे वैव लोकेषु प्रति लोकेषु प्रति प्रति लोकेषु लोकेषु प्रतिष्ठति तिष्ठति प्रतिलोकेषु लोकेषु प्रतिष्ठति तिष्ठति तिष्ठति प्रति प्रतिष्ठत्येकचितीकमेकचितीकं तिष्ठति प्रति प्रतिष्ठत्येकचितीकं तिष्ठत्येकचितीकमेकचितीकं तिष्ठति तिष्ठत्येकचितीकं चिन्वीत चिन्वीतैकचितीकं तिष्ठति तिष्ठत्येकचितीकं चिन्वीताकचितीकं चिन्वीत चिन्वीतैकचितीकमेकचितीकं चिन्वीत तृतीयं तृतीयं चिन्वीतैकचितीकमेकचितीकं चिन्वीत तृतीयम् एकचिदीकमित्येकचिदीकम् तृतीयम् तृतीयम् चिन्वेत चिन्वेत तृतीयम् चिन्वानश्चिन्वानस्तृतीयम् चिन्वेत चिन्वेत तृतीयम् चिन्वानः तृतीयम् चिन्वानश्चिन्वानस्तृतीयम् तृतीयम् चिन्वान एकधैकधा चिन्वानस्तृतीयम् तृतीयम् चिन्वान एकधा एकधैकधा चिन्वानश्चिन्वान एकधा वै वा एकधा चिन्वानश्चिन्वान एकधा वै एकधा वै वा एकधैकधा वै सुवर्गः सुवर्गो वा एकधैकधा वै सुवर्गः वै सुवर्गः सुवर्गो वै वै सुवर्गो लोको लोकः सुवर्गो वै वै सुवर्गो लोकः लोको लोकः सुवर्गः सुवर्गो लोक एकवृतैकवृता लोकः सुवर्गः सुवर्गो लोक एकवृता सुवर्ग इति सुवः गः एकवृतैकवृता लोको लोक एकवृतैवै वै कवृता लोको लोक एकवृतैव एकवृतैवै वै कवृतैकवृतैव सुवर्गको सुवर्ग वै कवृतैकवृतैव सुवर्गम् एकवृतेत्येकावृता सुवर्गगो सुवर्गमेवैव सुवर्गम् लोकम् लोकगो सुवर्गमेवैव सुवर्गम् लोकम् सुवर्गम् लोकम् लोकगो सुवर्गगो सुवर्गम् लोकमेत्येति लोकगो सुवर्गगो सुवर्गम् लोकमेति सुवर्गमिति सुवः गम् लोकमेत्येति लोकम् लोकमेति पुरीषेण पुरीषेणैति लोकम् लोकमेति पुरीषेण एति पुरीषेण पुरीषेणैत्येति पुरीषेणाभ्यभिपुरीषेणैत्येति पुरीषेणाभिपुरीषेण पुरीषेणाभ्यो हत्योहत्यभिपुरीषेण पुरीषेणाभ्योहति अभ्योहत्योहत्यभ्या अभ्योहति तस्मात् तस्मादोहत्यभ्या अभ्योहति तस्मात् होहति तस्मात् तस्मादोहत्योहति तस्मान् मागुंसेन मागुंसेन तस्मादोहत्योहति तस्मान् मागुंसेन तस्मान् मागुंसेन मागुंसेन तस्मात् तस्मान् मागुंसेनास्थ्यस्थि मागुंसेन तस्मात् तस्मान् मागुंसेनास्थि सेनास्थ्यस्थि मागुंसेन मागुंसेनास्थि छन्नम् छन्नमस्थि मागुंसेन मागुंसेनास्थि छन्नम् अस्थि छन्नम् छन्नमस्ति अस्ति छन्नन्न छन्नमस्ति अस्ति छन्नन्न छन्नन्न छन्नम् छन्नन्म दुश्चर्म दुश्चर्मान छन्नम् छन्नन्म दुश्चर्मा दुश्चर्म दुश्चर्मानन दुश्चर्म भवति भवति दुश्चर्मानन दुश्चर्म भवति दुश्चर्मा भवति भवति दुश्चर्मा दुश्चर्मा भवति यो यो भवति दुश्चर्मा दुश्चर्मा भवति यः दुश्चर्मेति दुः चर्मा यो यो भवति भवति य एवमेवं यो भवति भवति य एवं य एवमेवं यो य एवं वेद वेदैवं यो य एवं वेद एवं वेद वेदैवमेवं वेद पञ्च पञ्च वेदैवमेवं वेद पञ्च वेद पञ्च पञ्च वेद वेद पञ्च चितयश्चितयः पञ्च वेद वेद पञ्च चितयः चितयश्चितयः पञ्च पञ्च चितयो भवन्ति भवन्ति चितयः पञ्च पञ्च चितयो भवन्ति चितयो भवन्ति भवन्ति चितयश्चितयो भवन्ति पञ्चभिः पञ्चभिर्भवन्ति चितयश्चितयो भवन्ति पञ्चभिः पञ्चभिः पञ्चभिर्भवन्ति भवन्ति पञ्चभिः पुरीषैः पुरीषैः पञ्चभिर्भवन्ति भवन्ति पञ्चभिः पुरीषैः पञ्चभिः पुरीषैः पुरीषैः पञ्चभिः पञ्चभिः पुरीषैरभ्यभिपुरीषैः पञ्चभिः पञ्चभिः पुरीषैरभि पञ्चभिरिति पञ्चाभिः पुरीषैरभ्यभिपुरीषैः पुरीषैरभ्योहत्योहत्यभिपुरीषैः पुरीषैरभ्योहति अभ्योहत्योहत्यभ्याभ्योहति दश दशोहत्योहति दशसगो सन्दशोहत्योहति दशसम् दशसगो सन्दश दश सम्पद्यन्ते पद्यन्ते सन्दश दश सम्पद्यन्ते सम्पद्यन्ते पद्यन्ते सगो सम्पद्यन्ते दशाक्षरा दशाक्षरा पद्यन्ते सगो सम्पद्यन्ते दशाक्षरान्ते दशाक्षरा दशाक्षरा पद्यन्ते पद्यन्ते दशाक्षरा विराट् विराट् दशाक्षरा पद्यन्ते पद्यन्ते दशाक्षरा विराट् दशाक्षरा विराट् विराट् दशाक्षरा दशाक्षरा विराडन्नमन्नम् विराट् दशाक्षरा दशाक्षरा विराडन्नम् दशाक्षरेति दशाक्षरा विराडन्नमन्नम् विराट् विराडन्नम् विराट् विराडन्नम् विराट् विराडन्नम् विराडन्नम् विराट् विराडन्नमन्नम् विराट् विराजि विराजि विराडन्नमन्नम् विराट् विराजि विराट् विराजि विराजि विराट् विराट् विराज्येवैव विराज विराट् विराट् विराज्येव विराडिति विराड् राज्येवैव विराज विराजि विराज्येवान्नाद्येन्नाद्य एव विराजि विराज्येवान्नाद्ये विराजीति विराजीवान्नाद्येन्नाद्य एवैवान्नाद्ये प्रतिप्रत्यन्नाद्य एवैवान्नाद्ये प्रति अन्नाद्ये प्रतिप्रत्यन्नाद्येन्नाद्ये प्रतिष्ठति तिष्ठति प्रत्यन्नाद्येन्नाद्ये प्रतिष्ठति अन्नाद्य इत्यन्ना अद्ये प्रतिष्ठति तिष्ठति प्रतिप्रतिष्ठति तिष्ठति वै वै विविवा एतावेतौ वै विविवा एतौ एतावेतौ वै वा एतौ द्विषादे द्विषादे एतौ वै वा एतौ द्विषादे एतौ द्विषादे द्विषादे एतावेतौ द्विषादे यो यो द्विषादे एतावेतौ द्विषादे यः यो यो द्विषादे द्विषादे यश्च स यो द्विषादे द्विषादे यश्च द्विषादे इति द्विषादे यो यश्च पुरा पुरा च यो यश्च पुरा च पुरा पुरा च च पुराग्निरग्निः पुरा च च पुराग्निः पुराग्निरग्निः पुरा पुराग्निर्यो यो अग्निः पुरा पुराग्निर्यः अग्निर्यो यो अग्निरग्निर्यश्च च यो अग्निरग्निर्यश्च च यो यश्चोखाय मुखाय च यो यश्चोखाय चोखाय मुखाय च चोखाय गोसगोस मुखाय च चोखाय गोसम् समितमित गोस समितमितीति तगोस गो समितमिति चतसृभिश्चतसृभिरिति चतसृभिश्च चतसृभिरिति चतसृभिः सगो सञ्च चतसृभिरिति चतसृभिः सम् निवपति वपति निवपति चत्वारि चत्वारि वपति निवपति चत्वारि चत्वारि चत्वारि वपति वपति चत्वारि छन्दागोसि छन्दागोसि चत्वारि वपति वपति चत्वारि छन्दागोसि चत्वारि छन्दागोसि छन्दागोसि चत्वारि चत्वारि छन्दागोसि छन्दागोसि छन्दागोसि छन्दागोसि खलु खलु छन्दागोसि छन्दागोसि खलु वै वै खलु छन्दागोसि छन्दागोसि खलु वै वै खलु खलु वा अग्नेरग्नेर्वै खलु खलु वा अग्नेः वा अग्नेरग्नेर्वै वा अग्नेः प्रिया प्रियाग्नेर्वै वा अग्नेः प्रिया प्रिया प्रियाग्नेरग्नेः प्रियातनोस्तनोः प्रियाग्नेरग्नेः प्रियातनोः प्रियातनोस्तनोः प्रिया प्रिया तनोः प्रिया प्रियया तनोः प्रिया प्रियातनोः प्रियया प्रियया प्रिययैवैव प्रिययैवा प्रिययैवैनावेनावेव प्रियया प्रिययैवैनौ वैनावेनावेवैवैनौ तनुवा तनुवैनावेनौ तनुवासगोसं तनुवैनावेनौ तनुवासं वासगोसं तनुवा तनुवासगोशास्तिशास्ति सन्तनुवा तनुवासगोशास्ति सगोंशास्ति शास्ति सगोंसगोंशास्ति सगोंसगोंशास्ति सगोंसगोंशास्ति सम् समितमित गोंसगों समितमिदीति तगोंसगों समितमिति तमितमित्याह हेति तमितमित्याह तस्मात् तस्मादाहे दीत्याह तस्मात् तस्मात् ब्रह्मणा ब्रह्मणा क्षत्रं क्षत्रं ब्रह्मणा तस्मात् तस्मात् ब्रह्मणा क्षत्रं ब्रह्मणा क्षत्रं क्षत्रं ब्रह्मणा ब्रह्मणा क्षत्रगोसगोसं क्षत्रं ब्रह्मणा ब्रह्मणा क्षत्रगोसं क्षत्रगोसगोसं क्षत्रं क्षत्रगोसमेत्येति सं क्षत्रं क्षत्रगोसमेति एत्येति सगोसमेति यद्यदेति सगोसमेति यद् यद्यदे संयुप्य संयुप्येदेत्येति यत् संयुप्य संयुप्य संयुप्य यद्यत् संयुप्य विहरति विहरति संयुप्य यद्यत् संयुप्य विहरति संयुप्य विहरति विहरति संयुप्य संयुप्य विहरति तस्मात् तस्मात् विहरति संयुप्य संयुप्य विहरति तस्मात् संयुप्येति सं विहरति विहरति विहरति तस्मात् ब्रह्मणा ब्रह्मणा तस्मात् विहरति विहरति तस्मात् ब्रह्मणा तस्मात् ब्रह्मणा ब्रह्मणा तस्मात् तस्मात् ब्रह्मणा क्षत्रं क्षत्रं ब्रह्मणा तस्मात् तस्मात् ब्रह्मणा क्षत्रम् क्षत्रं क्षत्रं ब्रह्मणा ब्रह्मणा क्षत्रं विविक्षत्रं ब्रह्मणा ब्रह्मणा क्षत्रं विक्षत्रं विविक्षत्रं क्षत्रं येत्येति विक्षत्रं क्षत्रं येति ऋतुभिरेत्येत्युर्दभिर्वैवाभिरेत्येत्युर्दभिर्वैवाभिरेत्येत्युर्दभिर्वा एतमेतं वैवा एतन्दीक्षयन्ति दीक्षयन्त्येतमेतन्दीक्षयन्ति निरृत्यै वा एतत् निरृत्यै वा एतत् निरृत्या इति निः वा एतदेतद्वै वा एतद्भागधेयम् भागधेयमेतद्वै वा एतद्भागधेयम् एतद्भागधेयम् भागधेयमेतदेतद्भागधेयञ्यद्यद्भागधेयमेतदेतद्भागधेयञ्यत् भागधेयञ्यद्यद्भागधेयम् भागधेयञ्यत्तुषास्तुषा यद्भागधेयम् भागधेयञ्यत्तुषाः भागधेयमिति भागाधेयम् यत्तुषास्तुषा यद्यत्तुषा निरृत्यै निरृत्यै तुषा यद्यत्तुषा निरृत्यै निरृत्यै निरृत्यै तुषास्तुषा निरृत्यै रूपको रूपम् निरृत्यै तुषास्तुषा निरृत्यै रूपम् निरृत्यै रूपको रूपम् निरृत्यै निरृत्यै रूपम् कृष्णम् कृष्णको रूपम् निरृत्यै निरृत्यै रूपम् कृष्णम् निरृत्या इति निःकृत्यैः रूपम् कृष्णम् कृष्णको रूपको रूपम् कृष्णको रूपेण रूपेण कृष्णको रूपको रूपम् कृष्णको रूपेण रूपेण रूपेण कृष्णम् कृष्णको रूपेणैवैव रूपेण कृष्णम् कृष्णको रूपेणैव रूपेणैवैव रूपेण रूपेणैव निरृतिम् निरृतिमेव रूपेण रूपेणैव निरृतिम् निरृतिम् निरृतिमेवैव निरृतिम् निरवदयते निरवदयते निरृतिमेवैव निरृतिम् निरवदयते निरृतिम् निरवदयते निरवदयते निरृतिम् निरृतिम् निरवदयत इमामिमान् निरवदयते निरृतिम् निरृतिम् निरवदयत इमामिति निः निरवधयत इमामिमान् निरवधयते निरवधयत इमान् दिशम् दिशमिमान् निरवधयते निरवधयत इमान् दिशम् निरवधयत इति निः अवधयते इमान् दिशम् दिशमिमामिमान् दिशयन्ति यन्ति दिशमिमामिमान् दिशयन्ति दिशयन्ति यन्ति दिशम् दिशयन्त्येषयन्ति दिशम् दिशयन्त्येषा येषा यन्ति यन्त्येषा वै वै निरृत्यै निरृत्यै वै वै निरृत्यै दिग् दिङ् निरृत्यै वै वै निरृत्यै दिक् निरृत्यै दिग् दिङ् निरृत्यै निरृत्यै दिक् स्वायागु स्वायान् दिग् निरृत्यै दिक् स्वाया दिशि दिशि निरृतिम् निरृतिम् दिशि दिशि निरृतिम् निरवधयते निरवधयते निरृतिम् दिशि दिशि निरृतिम् निरवधयते निरवधयते निरृतिम् निरृतिम् निरवधयते स्वकृते निरवधयते स्वकृते स्वकृते निरवधयते निरवधयते स्वकृत इरिण इरिणे स्वकृते इति निः अवधयते इरिण इरिणे स्वकृते स्वकृत इरिण उपोपेरिणे स्वकृते स्वकृत इरिण उप स्वकृत इति स्वाकृते उपोपेरिण इरिण उपदधाति दधात्युपेरिण इरिण उपदधाति दधाति दधात्युगोप दधाति प्रदरे प्रदरे दधात्युगोप दधाति प्रदरे प्रदरे प्रदरे दधाति दधाति प्रदरे वा प्रदरे दधाति प्रदरे वा प्रदरे प्रदरे वैददे दद्वा प्रदरे प्रदरे वैददे इति प्रादरे वैददे दद्वा वैतद्वै वा एतद्वा वैतद्वै वैवा एतदे तद्वै निरृत्या निरृत्या वा एतदे तद्वै निरृत्या वै निरृत्या निरृत्या वै वै निरृत्या आयतनम् आयतनम् निरृत्या वै वै निरृत्या आयतनम् निरृत्या आयतनम् आयतनम् निरृत्या निरृत्या आयतनकस्वे स्व आयतनम् निरृत्या निरृत्या आयतनकस्वे निरृत्या इति निः आयतनकस्वे स्व आयतनमायतनकस्व एवैव स्व आयतनमायतनकस्व एव आयतन इत्यायतने स्व एवैव स्वे स्व एवायतन आयतन एव स्वे स्व एवायतने एवायतन आयतन एवैवायतने निरृतिम् निरृतिमायतन एवैवायतने आयतने निरृतिम् निरृतिमायतन आयतने निरृतिम् निरवदयते निरवदयते निरृतिमायतन आयतने निरृतिम् निरवदयते आयतन इत्यायतने निरवदयते निरवदयते निरृतिम् निरृतिम् निरवदयते शिक्यकौ शिक्यम् निर्वदयते निर्वदयते शिक्यकौ शिक्यम् निर्वदयते निर्वदयते शिक्यमभ्यपि शिक्यम् निर्वदयते निर्वदयते शिक्यमभि निरवदयत इति निः अवदयते शिक्यमभ्यपि शिक्यकौ शिक्यमभ्युपोपाभिशिक्यकौ शिक्यमभ्युपा अभ्युपोपाभ्यभ्युप दधाति दधात्युपाभ्यभ्युप दधाति धाति नैरुतो नैरुतो दधाति दधाति नैरुतो वै वै नैरुतो दधाति दधाति नैरुतो वै नैरुतो वै वै नैरुतो नैरुतो वै पाशः पाशो वै नैरुतो नैरुतो वै पाशः नैरुत इति नैरुतः पाशः पाशो वै वै पाशः साक्षात् साक्षात् पाशो वै वै पाशः साक्षात् पाशः साक्षात् साक्षात् पाशः पाशः साक्षादेवैव साक्षात् पाशः पाशः साक्षादेव साक्षादेवैव साक्षात् साक्षादेवैन मेनमेव साक्षात् साक्षादेवैन साक्षादिति साक्षादेवैन मेनमेवैवैनम् निरृति भाषान्निरृति भाषादेनमेवैवैनम् निरृति भाषा एनम् निरृति भाषान्निरृति भाषादेनमेनम् निरृति भाषान् मुञ्चति मुञ्चति निरृति भाषादेनमेनम् निरृति भाषान् मुञ्चति भाषान्मञ्चति मुञ्चति निरृति भाषान्निरृति भाषान्मञ्चति तिस्रस्तिस्रो मुञ्चति निरृति भाषान्निरृति भाषान्मञ्चति तिस्रः निरृति भाषादिति निरृति भाषास्रस्तिस्रो मुञ्चति मुञ्चति तिस्र उपोपतिस्रो मुञ्चति मुञ्चति तिस्र उपतिस्र उपोपतिस्रस्तिस्र उपदधाति दधात्युपतिस्रस्तिस्र उपदधाति दधात्युपोपदधाति त्रेधावेदस्त्रेधावेदो दधात्युपोपदधाति त्रेधावेदः त्रेधाविहितो वै वै त्रेधाविहितो दधाति त्रेधाविहितो वै त्रेधाविहितस्त्रेधाविहितो वै पुरुषः पुरुषो वै त्रेधाविहितस्त्रेधाविहितो वै पुरुषः त्रेधाविहित इति त्रेधा विहितः पुरुषः पुरुषो वै वै पुरुषो यावानुयावान् पुरुषो वै वै पुरुषो यावान् पुरुषो यावानुयावान् पुरुषः पुरुषो यावानेवैव यावान् पुरुषः पुरुषो यावानेव यावानेवैव यावान् यावानेव पुरुषः पुरुष एव यावान् यावानेव पुरुषः एव पुरुषः पुरुष एवैव पुरुषस्तस्मात् तस्मात् पुरुष एवैव पुरुषस्तस्मात् पुरुषस्तस्मात् तस्मात् पुरुषः पुरुषस्तस्मान्निरृतिम् निरृतिम् तस्मात् पुरुषः पुरुषस्तस्मान्निरृतिम् तस्मान्निरृतिम् निरृतिम् तस्मात् तस्मान्निरृतिमवावनिरृतिम् तस्मात् तस्मान्निरृतिमवानिरृतिम् निरृतिमवयजते यजते वनिरृतिम् निरृतिमवयजते पराचीर्यजते यजते पराचीर्यजते यजते पराचीरुपोपराचीर्यजते यजते पराचीरुपाचीरुपोपराचीः पराचीरुप दधात्युपपराचीर्पदधाति प्राचीमेवैव प्राचीम् पराचीमेवास्मादस्मादेव प्राचीम् प्राचीमेवास्मादस्मादेवैवास्मान्निरृतिम् प्रप्रणिरृतिमस्मादस्मान्निरृतिम् प्रणिरृतिम् प्रणुदते प्रणिरृतिम् प्रणुदते प्रणुदते प्रतीक्षमप्रतीक्षन्नुदते नुदते प्रतीक्षमाप्रतीक्षन्नुदते नुदते प्रतीक्षमाप्रतीक्षन्नुदते नुदते प्रतीक्षमायन्ति यन्त्या प्रतीक्षमप्रतीक्षमायन्ति निरृत्या निरृत्या निरृत्यायन्ति निरृत्या अन्तर्हित्या अन्तर्हित्ये निरृत्यायन्ति निरृत्या अन्तर्हित्ये उपतिष्ठन्ते मे ध्यत्वाय मे ध्यत्वाय तिष्ठन्त उपोपतिष्ठन्ते मे ध्यत्वाय तिष्ठन्ते मे ध्यत्वाय गार्हवत्यं मे ध्यत्वाय मे ध्यत्वाय गार्हवत्यमुपोपगार्हवत्यं मे ध्यत्वाय गार्हवत्यमुपाध्यत्वायेति मे ध्यत्वायेति मे ध्यत्वाय गार्हवत्यमुपतिष्ठन्ते निरृतिलोके निरृतिलोके तिष्ठन्त उपोपतिष्ठन्ते निरृतिलोके निरृतिलोक एव चरित्वा प्रजा वसु वसु प्रजयैव प्रजयैवैव प्रजया प्रजयैवैनमेनमेव प्रजया प्रजयैवैनम् एवैनमेनमेवैवैनम् पशुभिः पशुभिरेनमेवैवैनम् पशुभिः पशुभिरेनमेनम् पशुभिः सकोसम् पशुभिरेनमेनम् पशुभिः सम् पशुभिः सकोसम् पशुभिः पशुभिः समर्थयन्त्यर्थयन्ति समर्थयन्त्यर्थयन्ति सकं समर्थयन्ति पुरुषमात्रेण विविपुरुषमात्रेण पुरुषमात्रेण विमिमीते मिमीते विपुरुषमात्रेण पुरुषमात्रेण विमिमीते पुरुषमात्रेण विमिमीते मिमीते विमिमीते यज्ञेन यज्ञेन मिमीते विमिमीते यज्ञेन यज्ञेन वै वै यज्ञेन यज्ञेन वै पुरुषः पुरुषो वै यज्ञेन यज्ञेन वै पुरुषः पुरुषः पुरुषो वै वै पुरुषः संमितः संमितः पुरुषो वै वै पुरुषः संमितः पुरुषः संमितः संमितः पुरुषः पुरुषः संमितो यज्ञपरुषा यज्ञपरुषा संमितः पुरुषः पुरुषः संमितो यज्ञपरुषा संमितो यज्ञपरुषा यज्ञपरुषा संमितः संमितो यज्ञपरुषैवैव यज्ञपरुषा संमितः संमितो यज्ञपरुषैव संमित इति सं मितः यज्ञपरुषैवैव यज्ञपरुषा यज्ञपरुषैवैनमेनमेव यज्ञपरुषा यज्ञपरुषैवैनम् यज्ञपरुषेति यज्ञपरुषा एवैनमेनमेवैवैनम् विव्येनमेवैवैनम् एनम् विव्येनमेनम् विमिमीते मिमीते व्येनमेनम् विमिमीते मिमीते मिमीते विमिमीते यावान् यावान्मिमीते विमिमीते यावान् मिमीते यावान् यावान्मिमीते मिमीते यावान् पुरुषः पुरुषो यावान्मिमीते मिमीते यावान् पुरुषः यावान् पुरुषः पुरुषो यावानुयावान् पुरुष ऊर्ध्वबाहुरूर्ध्वबाहुः पुरुषो यावानुयावान् पुरुष ऊर्ध्वबाहुः पुरुष ऊर्ध्वबाहुरूर्ध्वबाहुः पुरुष पुरुष ऊर्ध्वबाहुस्तावान् तावानूर्ध्वबाहुः पुरुष पुरुष ऊर्ध्वबाहुस्तावानो ऊर्ध्वबाहुस्तावान् तावानूर्ध्वबाहुरूर्ध्वबाहुस्तावान् भवति भवति तावानूर्ध्वबाहुरूर्ध्वबाहुस्तावान् भवति ऊर्ध्वबाहुरित्योर्ध्वा बाहुः तावान् भवति भवति तावान् तावान् भवत्येतावदेतावत् भवति तावान् तावान् भवत्येतावत् भवत्येतावदेतावद्भवति भवत्येतावद्वैवा एतावद्भवति भवत्येतावद्वै एतावद्वैवा एतावदेतावद्वै पुरुषे पुरुषे वा एतावदेतावद्वै पुरुषे वै पुरुषे पुरुषे वै वै पुरुषे वीर्यम् वीर्यम् पुरुषे वै वै पुरुषे वीर्यम् पुरुषे वीर्यम् वीर्यम् पुरुषे पुरुषे वीर्यम् वीर्येण वीर्येण वीर्यम् पुरुषे पुरुषे वीर्यम् वीर्येण वीर्यम् वीर्येण वीर्येण वीर्यम् वीर्यम् वीर्येणैवैव वीर्येण वीर्यम् वीर्यम् वीर्येणैव वीर्येणैवैव वीर्येण वीर्येणैवैनमेनमेव वीर्येण वीर्येणैवैनम् एवैनमेनमेवैवैनम् विव्येनमेवैवैनम् विव्येनमेनम् विमिमीते मिमीते व्येनमेनम् विमिमीते विमिमीते मिमीते विमिमीते पक्षी पक्षी मिमीते विमिमीते पक्षी मिमीते पक्षी पक्षी मिमीते मिमीते पक्षी भवति भवति पक्षी मिमीते मिमीते पक्षी भवति पक्षी भवति भवति पक्षी पक्षी भवति न भवति पक्षी पक्षी भवति न भवति भवति न हि न भवति भवति न हि हिननह्य भक्षो भक्षो हिननह्य भक्षः भक्षो भक्षो ह्यभक्षः पतितुम् पतितुमभक्षो ह्यभक्षः पतितुम् अभक्षः पतितुम् पतितुमभक्षो भक्षः पतितुमर्हत्यर्हति पतितुमभक्षो भक्षः पतितुमर्हति पतितुमर्हत्यर्हति पतितुम् पतितुमर्हत्यरत्निनार्हति पतितुम् पतितुमर्हत्यरत्निना अर्हत्यरत्निना रत्निनार्हत्यर्हत्यरत्निना भक्षौ भक्षावरत्निनार्हत्यर्हत्यरत्निना भक्षौ रत्निना भक्षौ भक्षावरत्निना रत्निना भक्षौ राघीयागंसौ भक्षावरत्निना रत्निना भक्षौ द्राघीयागंसौ भक्षौ द्राघीयागंसौ द्राघीयागंसौ भक्षौ भक्षौ द्राघीयागंसौ भवतो भवतो द्राघीयागंसौ भक्षौ भक्षौ द्राघीयागंसौ भवतः द्राघीयागंसौ भवतो भवतो द्राघीयागंसौ द्राघीयागंसौ भवतस्तस्मात् तस्मात् भवतो द्राघीयागंसौ द्राघीयागंसौ भव भवतस्तस्मात् पक्षप्रवयागुंसि पक्षप्रवयागुंसि तस्मात् भवतो भवतस्तस्मात् पक्षप्रवयागुंसि द्वादश गवेन यत्कृषति कृषति यद्वादश गवेन द्वादशगवेन द्वादशगवेन यद्यद्वादशगवेन संवत्सरेण संवत्सरेण द्वादशगवेन यद्यद्वादशगवेन संवत्सरेण द्वादशगवेन संवत्सरेण संवत्सरेण द्वादशगवेन द्वादशगवेन संवत्सरेणैवैव संवत्सरेण द्वादशगवेन द्वादशगवेन संवत्सरेणैव द्वादशगवेनेति द्वादश गवेन संवत्सरेणैवैव संवत्सरेण संवत्सरेणैवेयमेयमेव संवत्सरेण संवत्सरेणैवेयम् संवत्सरेणेति संवत्सरेण एवेयमियमेवेयम् वैवा इयमेवैवेयम् वैयम् वैवा इयमियम् वा अग्नेरग्नेर्वा इयमियम् वा अग्नेः वा अग्नेरग्नेर्वैवा अग्नेरतिदाहादतिदाहादग्नेर्वैवा अग्नेरतिदाहादविभेदविभेदतिदाहादग्नेरग्नेरतिदाहादविभेदतिदाहादविभेदतिदाहादविभेदतिदाहादविभेदतिदाहादविभेदतिदाहादविभेदसा सा विभेदतिदाहादविभेत्सा सा विभेदविभेत्सैतदेतत्सा विभेदविभेत्सैतत् गुणमेतदेतद्विगुणमवश्यदपश्यद्विगुणमेतदेतद्विगुणमवश्यदपश्यद्विगुणमेतदेतद्विगुणमवश्यत्कृष्टम् अग्नेरग्नेरुद्यत्या एतावन्त उद्यत्या अग्नेरग्नेरुद्यत्या एतावन्तः उद्यत्या एतावन्त एतावन्त उद्यत्या उद्यत्या एतावन्तो वै वा एतावन्त उद्यत्या उद्यत्या एतावन्तो वै उद्यत्या इत्युदयत्रीणि एतावन्तो वै वा एतावन्त एतावन्तो वै पशवः पशवो वा एतावन्त एतावन्तो वै पशवः पशवः पशवो वै वै पशवो द्विपादो द्विपादः पशवो वै वै द्विपादः द्विपादो द्विपादः पशवः पशवो द्विपादश्च च द्विपादः पशवः पशवो द्विपादश्च द्विपादश्च च द्विपादो द्विपादश्च चतुष्पादश्चतुष्पादश्च द्विपादो द्विपादश्च चतुष्पादः द्विपाद इति द्विपादः चतुष्पादश्चतुष्पादश्च चतुष्पादश्च चतुष्पादश्च चतुष्पादश्च चतुष्पादश्च चतुष्पादश्चतुष्पादश्च तागुस्तागुश्च चतुष्पाद चतुष्पादश्च तान् पाद इति चतुः पादः चतागुस्तागुश्च चतान् यद्यत्तागुश्च चतान् यत् यद्यत्तागुस्तान् यत्प्राचः प्राचो यत्तागुस्तान् यत्प्राचः यत्प्राचः प्राचो यद्यत्प्राच उत्सृजेदुत्सृजेत्प्राचो यद्यत्प्राच उत्सृजे उत्सृजेदुत्सृजेत्प्राचः प्राच उत्सृजेद्रुत्राज रुद्रायो उत्सृजेत्प्राचः प्राच उत्सृजेद्रुत्राजसृजेद्रुद्र रुद्राय रुद्रायो सृजेदुत्सृजेद्रुद्रायाप्यपि रुद्रायो सृजेदुत्सृजेद्रुद्रायापि सृजेदित्युत्सृजे रुद्रायाप्यपि रुद्राय रुद्रायापि दध्याद्दध्यादपि रुद्राय रुद्रायापि दध्याद्यद्यद्दध्याद्यद्यद्दक्षिणादक्षिणायद्दध्याद्यद्दक्षिणादक्षिणायद्यद्दक्षिणाभि पितृभ्यो दक्षिणायद्यद्दक्षिणापितृभ्यः दक्षिणापितृभ्यः पितृभ्यो दक्षिणा दक्षिणापितृभ्यो निनि पितृभ्यो दक्षिणा दक्षिणापितृभ्यो निभ्यो निनि पितृभ्यः पितृभ्यो निधुवेद्वेन्नि पितृभ्यः पितृभ्यो निधुवे पितृभ्य इति पितृभ्यः द्वेन्नि निधुवेद्यद्यद्धुवेन्नि निधुवेद्यत् वेद्यद्यद्धुवेद्धुवेद्यत् प्रतीचः प्रतीचो यद्धुवेद्धुमेद्यत् प्रतीचः प्रतीचः प्रतीचो यद्यत् प्रतीचो रक्षागुंसि रक्षागुंसि प्रतीचो यद्यत् प्रतीचो रक्षागुंसि प्रतीचो रक्षागुंसि रक्षागुंसि प्रतीचः प्रतीचो रक्षागुंसि हन्युर्हन्यो रक्षागुंसि प्रतीचः प्रतीचो रक्षागुंसि हन्योः रक्षागुंसि हन्युर्हन्यो रक्षागुंसि रक्षागुंसि हन्युरुदीच उदीचो हन्यो रक्षागुंसि हन्युरुदीचः हन्युरुदीच उदीचो हन्युर्हन्युरुदीच उदुदुदीचो हन्युर्हन्युरुदीच उदुदुदीच उदुदुदीच उदीच उत्सृजति सृजत्युदुदीच उदीच उत्सृजति उत्सृजति सृजत्युदुत्सृजत्येषैषा सृजत्युदुत्सृजत्येषा एषैषा सृजति सृजत्येषा वैवा एषैषा वै देवमनुष्याणाम् देवमनुष्याणाम् वा एषैषा वै देवमनुष्याणाम् देवमनुष्याणाम् देवमनुष्याणाम् वै वै देवमनुष्याणागो शान्ता शान्ता देवमनुष्याणाम् वै वै देवमनुष्याणागो शान्ता देवमनुष्याणागो शान्ता शान्ता देवमनुष्याणाम् देवमनुष्याणागो शान्ता दिग् दिक्षान्ता देवमनुष्याणाम् देवमनुष्याणागो शान्तादिक देवमनुष्याणामिति देवा मनुष्याणाम् शान्ता दिग् दिक्षान्ता शान्ता दिक्तान्तान् दिक्षान्ता शान्ता दिक्तान्तान् दिक्तामेवैव तान् दिक्तामेव तामेवैव तान्तामेवैनानेनानेव तान्तामेवैनानो एनानन्वन्वेनानेवैवैनाननोदुदन्वेनानेनाननोदुदन्वनोत्सृजति सृजत्युदन्वनोत्सृजति उत्सृजति सृजत्युदुत्सृजत्यथो अथो सृजत्युदुत्सृजत्यथो यथो अथो सृजति सृजत्यथो खलु खल्वथो सृजति सृजत्यथो खलु अथो खलु खल्वथो अथो खल्विमामिमां खल्वथो अथो खल्विमाथो खल्विमामिमां खलु खल्विमान् दिशं दिशमिमां खलु खल्विमान् दिशम् इमां दिशं दिशमिमामिमां दिशमुदुद्दिशमिमामिमां दिशमुत् दिशमुदुद्दिशं दिशमुत्सृजति सृजत्युद्दिशं दिशमुत्सृजति सृजत्यसा वसौ सृजत्युदुत्सृजत्यसौ सृजत्यसा वसौ सृजति सृजत्यसौ वै वा असौ सृजति सृजत्यसौ वै असौ वै वा असा वसौ वा आदित्य आदित्यो वा असा वसौ वा आदित्यः वा आदित्य आदित्यो वै वा आदित्यः प्राणः प्राण आदित्यो वै वा आदित्यः प्राणः आदित्यः प्राणः प्राण आदित्य आदित्यः प्राणः प्राणम् प्राणम् प्राण आदित्य आदित्यः प्राणः प्राणम् प्राणः प्राणम् प्राणम् प्राणः प्राणः प्राणमेवैव प्राणम् प्राणः प्राणः प्राणमेव प्राण इति प्राणः प्राणमेवैव प्राणम् प्राणमेवैनानेनानेव प्राणम् प्राणमेवैनालो प्राणमिति प्राणम् एवैनानेनानेवैवैनानन्वन्वेनानेवैवैनाननो अनोदुदन्वनोत्सृजति सृजत्युदन्वनोत्सृजति सृजति सृजत्युदुत्सृजति दक्षिणा दक्षिणा सृजत्युदुत्सृजति दक्षिणा सृजति दक्षिणा दक्षिणा सृजति सृजति दक्षिणा पर्यावर्तन्ते पर्यावर्तन्ते दक्षिणा सृजति सृजति दक्षिणा पर्यावर्तन्ते दक्षिणा पर्यावर्तन्ते पर्यावर्तन्ते दक्षिणा दक्षिणा पर्यावर्तन्ते स्वगस्वम् पर्यावर्तन्ते दक्षिणा दक्षिणा पर्यावर्तन्ते स्वम् पर्यावर्तन्ते स्वगस्वम् पर्यावर्तन्ते पर्यावर्तन्ते स्वमेवैव स्वम् पर्यावर्तन्ते पर्यावर्तन्ते स्वमेव पर्यावर्तन्त इति परि आवर्तन्ते स्वमेवैव स्वगस्वमेव वीर्यम् वीर्यमेव स्वगस्वमेव वीर्यम् वीर्यम् वीर्यमेवैव वीर्यमन्वनु वीर्यमेवैव वीर्यमनु वीर्यमन्वनु वीर्यम् वीर्यमनु पर्यावर्तन्ते पर्यावर्तन्ते नु वीर्यम् वीर्यमनु पर्यावर्तन्ते पर्यावर्तन्ते पर्यावर्तन्तेऽन्वनु पर्यावर्तन्ते तस्मात् तस्मात् पर्यावर्तन्तेऽन्वनु पर्यावर्तन्ते तस्मात् पर्यावर्तन्ते तस्मात् तस्मात् पर्यावर्तन्ते पर्यावर्तन्ते तस्मात् दक्षिणो दक्षिणस्तस्मात् पर्यावर्तन्ते पर्यावर्तन्ते तस्मात् दक्षिणः पर्यावर्तन्त इति परि आवर्तन्ते तस्मात् दक्षिणो दक्षिणस्तस्मात् तस्मात् दक्षिणोर्ध्वोर्ध्वो दक्षिणस्तस्मात् तस्मात् दक्षिणोर्ध दक्षिणोर्ध्वोर्ध्वो दक्षिणो दक्षिणोर्ध आत्मन आत्मनोर्ध्वो दक्षिणो दक्षिणोर्ध आत्मनः अर्ध आत्मन आत्मनोर्ध्वोर्ध आत्मनो वीर्यावत्तरो वीर्यावत्तर आत्मनोर्ध्वोर्ध आत्मनो वीर्यावत्तरः आत्मनो वीर्यावत्तरो वीर्यावत्तर आत्मन आत्मनो वीर्यावत्तरोऽथो अथो वीर्यावत्तर आत्मन आत्मनो वीर्यावत्तरोऽथो वीर्यावत्तरोऽथो अथो वीर्यावत्तरो वीर्यावत्तरोऽथो आदित्यस्याधित्यस्याथो वीर्यावत्तरो वीर्यावत्तरोऽथो आदित्यस्यावत्तर इति वीर्यावत्तरः अथो आदित्यस्याधित्यस्याथो अथो आदित्यस्यैवैवादित्यस्याथो अथो आदित्यस्यैव आदित्यस्यैवैवादित्यस्याधित्यस्यैवावृतमावृतमेवादित्यस्याधित्यस्यैवावृतम् एवावृतमावृतमेवैवावृतमन्वन्वावृतमेवैवावृतमनो पर्यावर्तन्ते पर्यावर्तन्तेऽन्वावृतमावृतमनु पर्यावर्तन्ते अनु पर्यावर्तन्ते पर्यावर्तन्तेऽन्वनु पर्यावर्तन्ते तस्मात् तस्मात् पर्यावर्तन्तेऽन्वनु पर्यावर्तन्ते तस्मात् पर्यावर्तन्ते तस्मात् तस्मात् पर्यावर्तन्ते पर्यावर्तन्ते तस्मात् पराञ्जः पराञ्जस्तस्मात् पर्यावर्तन्ते पर्यावर्तन्ते तस्मात् पराञ्जः पर्यावर्तन्त इति परि आवर्तन्ते पराञ्जः पराञ्जस्तस्मात् तस्मात् पराञ्जः पशवः पशवः पराञ्जस्तस्मात् तस्मात् पराञ्जः पशवः अञ्च पशवः पशवः परा अञ्च परा अञ्च पशवो विवि पशवः परा अञ्च परा अञ्च पशवो वि पशवो विवि पशवः पशवो वितिष्ठन्ते तिष्ठन्ते पशवः पशवो वितिष्ठन्ते तिष्ठन्ते तिष्ठन्ते विवितिष्ठन्ते प्रत्यञ्च प्रत्यञ्चस्तिष्ठन्ते विवितिष्ठन्ते प्रत्यञ्चः तिष्ठन्ते प्रत्यञ्च प्रत्यञ्चस्तिष्ठन्ते तिष्ठन्ते प्रत्यञ्च आ प्रत्यञ्चस्तिष्ठन्ते तिष्ठन्ते प्रत्यञ्च आ प्रत्यञ्च आ प्रत्यञ्च प्रत्यञ्च आवर्तन्ते वर्तन्त प्रत्यञ्चः प्रत्यञ्च आवर्तन्ते आवर्तन्ते वर्तन्त आवर्तन्ते तिस्रस्तिस्रस्तिस्रस्तिस्रो वर्तन्त आवर्तन्ते तिस्रस्तिस्रः वर्तन्ते तिस्रस्तिस्रस्तिस्रस्तिस्रो वर्तन्ते वर्तन्ते तिस्रस्तिस्रस्सीता सीता आस्तिस्रस्तिस्रो वर्तन्ते वर्तन्ते तिस्रस्तिस्रस्सीता प्रतिष्ठन्ति ओषधयः प्रतिष्ठन्ति प्रतिष्ठन्त्योषधय ओषधयः प्रतिष्ठन्त्यनुसीतमनुसीतम् प्रतिष्ठन्त्योषधय ओषधयः प्रतिष्ठन्त्यनुसीतम् प्रतिष्ठन्त्यनुसीतमनुसीतम् प्रतिष्ठन्ति प्रतिष्ठन्त्यनुसीतम् भवति भवत्यनुसीतम् प्रतिष्ठन्ति प्रतिष्ठन्त्यनुसीतम् भवति प्रतिष्ठन्तीति प्रतिष्ठन्ति अनुसीतम् भवति भवत्यनुसीतमनुसीतम् भवति प्रजात्यै प्रजात्यै भवत्यनुसीतमनुसीतम् भवति प्रजात्यै सीतमित्यनुसीतम् भवति प्रजात्यै प्रजात्यै भवति भवति प्रजात्यै द्वादशसु द्वादशसु प्रजात्यै भवति भवति प्रजात्यै द्वादशसु द्वादशसु द्वादशसु प्रजात्यै प्रजात्यै द्वादशसु सीतासु सीतासु द्वादशसु प्रजात्यै प्रजात्यै द्वादशसु सीतासु प्रजात्या इति प्राजात्यै द्वादशसु सीतासु सीतासु द्वादशसु द्वादशसु सीतासु वपति वपति सीतासु द्वादशसु द्वादशसु सीतासु वपति द्वादशस्विति द्वादशासु सीतासु वपति वपति सीतासु सीतासु वपति द्वादश द्वादश वपति सीतासु सीतासु वपति द्वादश वपति द्वादश द्वादश वपति वपति द्वादश मासा मासा द्वादश वपति वपति द्वादश मासा द्वादश मासा मासा द्वादश द्वादश मासा संवत्सर संवत्सरो मासा द्वादश द्वादश मासा संवत्सरः मासा संवत्सर संवत्सरो मासा मासा संवत्सर संवत्सरेण संवत्सरेण संवत्सरो मासा संवत्सर संवत्सरेण संवत्सरेण संवत्सरेण संवत्सर संवत्सर संवत्सरेणैवैव संवत्सरेण संवत्सर संवत्सर संवत्सरेणैव संवत्सर इति संवत्सरः संवत्सरेणैवैव संवत्सरेण संवत्सरेणैवास्मा एव संवत्सरेण संवत्सरेणैवास्मै संवत्सरेणेति संवत्सरेण एवास्मा अस्मा एवैवास्मा अन्नमन्नमस्मा एवैवास्मा अन्नम् अस्मा अन्नमन्नमस्मा अस्मा अन्नम् पचति पचत्यन्नमस्मा अस्मा अन्नम् पचति पचति पचत्यन्नमन्नम् पचति यद्यत् पचत्यन्नमन्नम् पचति यत् पचति यद्यत् पचति पचति यदग्निचिदग्निचिद् यत् पचति पचति यदग्निचिद् निचिदग्निचित् यज्ञदग्निजिदनवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्धस्यानवरुद्ध वृद्धेनावरुद्धेनाश्नीजातश्नीजातवरुद्धेन विव्यवरुद्धेनाश्नीजातश्नीजातवरुद्धेन वरुद्धेनाध्येतर्ध्येतजे वनस्पतीनाम् वनस्पतीनाञ्जरुध्येतर्ध्येतजे वनस्पतीनाम् फलग्रहजः फलग्रहजो वनस्पतीनाञ्जे वनस्पतीनाम् फलग्रहजः वनस्पतीनाम् फलग्रहजः फलग्रहजो वनस्पतीनाम् वनस्पतीनाम् फलग्रहजस्तागुस्तान् फलग्रहजो वनस्पतीनाम् वनस्पतीनाम् फलग्रहजस्तान् ग्रहजस्तागुस्तान् फलग्रहजः फलग्रहजस्तानिद्भेदान् फलग्रहजः फलग्रहजस्तानिद्भे फलग्रहज इति फलग्रहजः इद्भेदागुस्तानिद्भेऽप्यपीद्भेदागुस्तानिद्भेऽपीद्भेऽप्यपीद्म इद्भेऽपि प्राप्येद्म इद्भे विप्रा विप्राप्य विप्रोक्षेदुक्षेत् प्राप्य विप्रोक्षेत् प्रोक्षेदुक्षेत् प्रप्रोक्षेदनवरुद्धस्यानवरुद्धस्योक्षेत् प्रप्रोक्षेदनवरुद्धस्यानवरुद्धस्योक्षेदुक्षेदनवरुद्धस्यावरुद्ध्या अवरुद्ध्या अनवरुद्धस्यावरुद्ध्यै दिग्भ्यो दिग्भ्यो अवरुद्ध्या अनवरुद्धस्यानवरुद्धस्यावरुद्ध्यै दिग्भ्यः अवरुद्ध्यै दिग्भ्यो दिग्भ्योऽवरुद्ध्या अवरुद्ध्यै दिग्भ्यो लोष्टान् लोष्टान् दिग्भ्योऽवरुद्ध्या अवरुद्ध्यै दिग्भ्यो लोष्टान् इत्यवा दिग्भ्यो लोष्टान् लोष्टान् लोष्टान् दिग्भ्यो दिग्भ्यो लोष्टान् सगुंसल्लोष्टान् दिग्भ्यो दिग्भ्यो लोष्टान् इति दिग्भ्यः लोष्टान् सगुंसल्लोष्टान् लोष्टान् समस्यत्यस्य दिसल्लोष्टान् लोष्टान् समस्यति समस्यति दिशां दिशामस्यति दिशामेवैव दिशामस्यत्यस्य दिशामेव दिशामेवैव दिशान् दिशामेव वीर्यम् वीर्यमेव दिशान् दिशामेव वीर्यम् एव वीर्यम् वीर्यमेवैव वीर्यमवरुध्यावरुध्य वीर्यमेवैव वीर्यमवरुध्यावरुध्य वीर्यम् वीर्यमवरुध्य दिशान् दिशामवरुध्य वीर्यम् वीर्यमवरुध्य दिशा अवरुध्य दिशान् दिशामवरुध्यावरुध्य दिशां वीर्ये वीर्ये दिशामवरुध्यावरुध्य दिशां वीर्ये दिशां वीर्ये वीर्ये दिशां दिशां वीर्ये अग्निमग्निं वीर्ये दिशां दिशां वीर्ये अग्निमग्निं वीर्ये वीर्ये अग्निं चनु ते चनु ते अग्निं चनु ते यं चनु ते अग्निं चनु ते यं यं विश्यात् विश्यात् यं विश्यात् यत्र यत्र द्विश्यात् यं विश्यात् यत्र विश्यात् यत्र यत्र द्विश्यात् विश्यात् यत्र स यत्र द्विश्यात् विश्यात् यत्र यत्र स स यत्र यत्र स स्यात् स्यात् स यत्र यत्र स स्यात् स्यात् स स्यात् तस्यैतस्यै स्यात् स स्यात् तस्यैतस्यै स्यात् स्यात् तस्यै दिशो दिशस्तस्यै स्यात् स्यात् तस्यै दिशः दिशो दिशस्तस्यैतस्यै दिशो लोष्टम् लोष्टम् दिशस्तस्यैतस्यै दिशो लोष्टम् दिशो लोष्टम् लोष्टम् दिशो दिशो लोष्टमा लोष्टम् दिशो दिशो लोष्टमा लोष्टमा लोष्टम् लोष्टमा हरेद्धरेदा लोष्टम् लोष्टमा हरे आहरेद्धरेदा हरे दिशमिषगो हरेदा हरे दिशम् हरे दिशमिषगो हरेद्धरेदिशमूर्ध्यमूर्ध्यमिषगो हरेद्धरेदिशमूर्ध्यम् अहमित इतोऽहमहमित एतोऽहमहमित आददे दद आदद इति दद आदद इति ददे दद इति शमिषमिति ददे दद इति शम् इति शमिषमिति ते शमेवैवे शमिति ते शमे एवोर्जमोर्जमेवैवोर्जन्तस्यैतस्या ऊर्जमेवैवोर्जन्तस्यै जन्तस्यैतस्या ऊर्जमोर्जन्तस्यै दिशो दिशस्तस्या ऊर्जमोर्जन्तस्यै दिशः तस्यै दिशो दिशस्तस्यैतस्यै दिशो वावदिशस्तस्यैतस्यै दिशो वाव दिशो दिशो वरुन्धे रन्धेव दिशो दिशो वरुन्धे अवरुन्धे रुन्धे वावरुन्धे क्षोधुकः क्षोधुको रुन्धे वावरुन्धे क्षोधुकः क्षोधुकः क्षोधुको रुन्धे रुन्धे क्षोधुको भवति भवति क्षोधुको रुन्धे रुन्धे क्षोधुको भवति क्षोधुको भवति भवति क्षोधुकः क्षोधुको भवति यो यो भवति क्षोधुकः क्षोधुको भवति यो यो भवति भवति यस्तस्यान्तस्याय्यो भवति भवति यस्तस्यान्तस्याय्यो यस्तस्यान्दिशि दिशि तस्याय्यो यस्तस्यान्दिशि दिशि दिशि तस्यान्तस्यान्दिशि भवति भवति दिशि तस्यान्तस्यादिशि भवति दिशि भवति भवति दिशि दिशि भवत्युत्तरवेदिमुत्तरवेदिम् भवति दिशि दिशि भवत्युत्तरवेदिमुत्तरवेदिमुत्तरवेदिम् भवति भवत्युत्तरवेदिमुपोपोत्तरवेदिम् भवति भवत्युत्तरवेदिमुपोपोत्तरवेदिमुपोपोत्तरवेदिमुत्तरवेदिमुपवपति उपवपति वपत्युपोपवपत्युत्तरवेद्यामुत्तरवेद्याम् वपत्युपोपवपत्युत्तरवेद्याम् वपति वपत्युत्तरवेद्यागुंहि ह्युत्तरवेद्याम् वपति वपत्युत्तरवेद्यागुंहि उत्तरवेद्यागुंहि ह्युत् उत्तरवेद्यामुत्तर वेद्या गुह्यग्निरग्निर्ह्युत्तर वेद्यामुत्तर वेद्या गुह्यग्निः वेद्यामित्युत्तरा वेद्याग्निरग्निर्हि ह्यग्निश्चीयते चीयते अग्निर्हि ह्यग्निश्चीयते चीयते थो अथो चीयते चीयते थो पशवः पशवोऽथो चीयते चीयते थो पशवः पशवः पशवोऽथो अथो पशवो वै वै पशवोऽथो अथो पशवो वै अथो इत्यथो वै वै पशवः पशवो वा उत्तरवेदिरुत्तरवेदिर्वै पशवः पशवो वा उत्तरवेदिः वा उत्तरवेदिरुत्तरवेदिर्वै वा उत्तरवेदिः पशून् पशूनुत्तरवेदिर्वै वा उत्तरवेदिः पशूनुत्तरवेदिः पशून् पशूनुत्तरवेदिरुत्तरवेदिः पशूनेवैव पशूनुत्तरवेदिरुत्तरवेदिः पशूनेव उत्तरवेदिरित्युत्तरा वेदिः पशूनेवैव पशून् पशूनेवैव पशून् पशूनेवैव वै वै वा वरुन्धे रुन्धे वै वै वा वरुन्धे रुन्धे रुन्धे वा वरुन्धे थो अथो रुन्धे वा वरुन्धे थो रुन्धे थो अथो रुन्धे रुन्धे थो यज्ञपरुषो यज्ञपरुषोऽथो रुन्धे रुन्धे थो यज्ञपरुषः यज्ञपरुषो यज्ञपरुषोऽथो अथो यज्ञपरुषोऽनन्दरित्या अनन्दरित्यै यज्ञपरुषोऽथो अथो यज्ञपरुषोऽनन्दरित्यै अथो इत्यथो यज्ञपरुषोऽनन्दरित्या अनन्दरित्यै यज्ञपरुषो यज्ञपरुषोऽनन्दरित्यै यज्ञपरुष इति यज्ञ परुषः अनन्दरित्या इत्यनन्दः इत्यै